सर्वेषाम् अद्यतनसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. गते सप्ताहे वयं समासः, समसनं, विग्रहवाक्यम् एतेषां पदानां विषये तेषाम् अर्थम् अवगन्तुं किञ्चित् प्रयत्नं कृतवन्तः. अपि च अष्टाध्याय्यां समासप्रकरणमस्ति. समासप्रकरणम् एकवारम् अवलोकयामश्चेत् तत्र द्वितीयाध्यायस्य प्रथमपादे तत्र चत्वारि सूत्राणि दत्तानि. समर्थः पदविधिः, सुभामन्त्रिते पराङ्गवत्स्वरे, प्राक्कडारात् समासः, सहसुपा, एतानि चत्वारि सूत्राणि सन्ति. तेषु प्रथमं सूत्रम् एव समर्थः पदविधिः इति. तस्मिन् विषये अपि वयं किञ्चित् चिन्तनं कृतवन्तः. सूत्रस्य विवरणमपि अस्माभिः पठितं. तत्र सूत्रे पदद्वयमस्ति, समर्थः, पदविधिः. पदविधिः इत्युक्ते पदानां विधिः अथवा पदस्य विधिः. तत्रापि तस्मिन् पदे अपि षष्टितत्पुरुषसमासः अस्ति. तत्र तत्पुरुषसमासप्रसङ्गे उत्तरपदप्राधान्यं वर्तते. तदर्थमेव तत्र पदविधिः इत्यस्मिन् पदे षष्टितत्पुरुषसमासः अस्ति. अपि च कस्य पदस्य प्राधान्यमस्ति, कीदृशसमासः अस्ति, एतत् सर्वं वयम् अग्रे गत्वा पठिष्यामः. अत्र समर्थपदविधिः, समर्थः पदविधिः इति सूत्रस्य विषये तत्र मुख्यविषयः कः? पदविधिः कीदृशः, पदविधिः समर्थः भवेत् इति तत्र विषयः अस्ति. इत्युक्ते समस्तपदनिर्माणसमये अथवा समस्तपदनिर्माणार्थं तत्र केचन नियमाः सन्ति. प्रथमः नियमः कः इति पश्यामश्चेत्, तत्र द्वयोः, अनयोः द्वयोः पदयोः मध्ये सामर्थ्यमस्ति वा, परस्पर अन्वयः अस्ति वा, अथवा सम्बन्धः अस्ति वा इति प्रथमतया अस्माभिः चिन्तनीयम्. तत्र समासः तु पदसम्बन्धीकार्यं, किन्तु सन्धिः वर्णसम्बन्धीकार्यम्. अत्र समर्थः इति पदमस्ति, अपि च सामर्थ्यम् इति पदमपि अस्ति. समर्थस्य भावः सामर्थ्यं, तत्र तथितप्रत्ययान्तरूपमस्ति. शञ् इति एकः प्रत्ययः अस्ति. इत्युक्ते परस्पर अन्वयः एव सामर्थ्यम्. इत्युक्ते द्वयोः पदयोः मध्ये तादृशसामर्थ्यम् अपेक्षितं, परस्परसम्बन्धः अपेक्षितः. तत्र बहूनि पर्यायवाचकपदानि सन्ति, सम्बन्धः, अन्वयः, सामर्थ्यम् अथवा परस्परान्वयः इति एव वयं वक्तुं शक्नुमः. इत्युक्ते अत्र पदयोः मध्ये सम्बन्धः अपेक्षितः इति मुख्यविषयः. केवलं पदयोः मध्ये सम्बन्धः अस्ति चेदेव समासं कर्तुं शक्यते वा इति चिन्तयामश्चेत् तत्र उत्तरं किं मिलति? ना एव उत्तरं मिलति. इत्युक्ते केवलं पदयोः मध्ये सम्बन्धः अस्ति चेदेव समासं कर्तुं न शक्नुमः. इत्युक्ते तत्र समासविधायकसूत्रम् अपि आवश्यकम्. केवलं द्वयोः मध्ये सामर्थ्यमस्ति चेदपि अष्टाध्याय्यां तत् सम्बद्धसूत्रम् अस्ति वा इति द्रष्टव्यम्. तादृशं सूत्रं नास्ति चेत् समासं कर्तुं न शक्यते. किन्तु केषुचित् स्थलेषु अथवा केषुचित् काव्येषु कानिचन समस्तपदानि दृश्यन्ते. तेषां समस्तपदानां निर्माणं कथम् अभवत् इति एकवारं पश्यामश्चेत्, तानि पदानि सूत्रैः विना निर्मितानि सन्ति, सूत्राणाम् आधारेण न निर्मितानि. इत्युक्ते तेषां समस्तपदानां समर्थनं कथं कर्तुं शक्यते इति प्रश्नः उदेति. इत्युक्ते तेषां पदानां समर्थनार्थं किमपि विधिसूत्रमस्ति वा इति द्रष्टव्यं. किन्तु तत्र तादृशं विधिसूत्रं, समासविधायकसूत्रं नास्ति चेत् तदा तेषां समस्तपदानां समर्थनं कथं कुर्मः इति प्रश्नः उदेति. तत्र तादृशी स्थितिः अपि काव्येषु दृश्यते. तस्मिन् सन्दर्भे किं वदामः इत्युक्ते, तत्र आर्षप्रयोगः अथवा शिष्टप्रयोगः इति एव वक्तव्यं भवति तत्र. इत्युक्ते तादृशानां समस्तपदानां समर्थनं कर्तुं तत्र विधायकसूत्रं नास्ति. तत्र विधायकसूत्रं नास्ति चेदपि तस्य समर्थनं करणीयमेव, तस्य साधुत्वं समर्थनीयमेव. कथम् इत्युक्ते अत्र एतेषु चतुर्षु सूत्रेषु सहसुपा इति एकं सूत्रमस्ति. तेन सूत्रेण तादृश आर्षप्रयोगाणाम् अथवा शिष्टप्रयोगाणां समर्थनं कर्तुं शक्यते. इत्युक्ते सहसुपा किं वदति, सुबन्तपदस्य मेलनं समर्थेन सुबन्तपदेन सह भवेत् इति तत्र सहसुपा इति सूत्रं वदति. इत्युक्ते समस्तपदस्य समर्थनार्थं विधायकसूत्रम् आवश्यकं. तादृशं विधायकसूत्रं नास्ति चेत् समस्तपदनिर्माणम् अस्माभिः न करणीयम् इति अन्यः विषयः. सम्बन्धः अपेक्षितः, अपि च तादृशं सूत्रमपि, विधायकसूत्रमपि अपेक्षितम्. तदर्थमेव वयम् अधुना समाससम्बद्धसूत्राणाम् अध्ययनं कुर्मः. अधुना इतोपि एकः विषयः अस्ति. पूर्वस्मिन् कक्षायां, पूर्वस्यां कक्षायां वयं किञ्चित् दृष्टवन्तः. अत्र किं दृष्टवन्तः इत्युक्ते, तत्र विधि, तत्र समर्थपदविधिः इति सूत्रस्य विषये किञ्चित् वयं दृष्टवन्तः. अधुना अहं किञ्चित् इतोपि वदामि. यदि अहं दर्शनं इति पदं वदामि चेत् झटिति अस्माकं मनसि एकः प्रश्नः उदेति, कस्य दर्शनं इति प्रश्नः उदेति. तत्र आकाङ्क्षा भवति, ज्ञातुम् इच्छा भवति. तत्र कस्य दर्शनं इति प्रश्नः उदेति. तदा सूर्यस्य इति वदामि चेत् तदा उत्तरं मिलति चेत् अस्माकम् आकाङ्क्षा पूरिता भवति. इत्युक्ते तत्र दर्शनम् अपि च सूर्यः अनयोः द्वयोः पदयोः मध्ये सामर्थ्यमस्ति, परस्परसम्बन्धः अस्ति इति कृत्वा तत्र वयं समस्तपदं कर्तुं शक्नुमः. अत्र सूर्यस्य दर्शनं इति समस्तपदमस्ति. तत्र सूर्यदर्शनं इति समस्तपदं, सूर्यस्य दर्शनम् इति विग्रहवाक्यं भवति तत्र. किन्तु वयं जानीमः एव समस्तपदनिर्माणसमये पूर्वपदस्य विभक्तेः लोपः भवति. सूर्यदर्शनं इत्यस्मिन् पदे षष्ठीतत्पुरुषसमासः अस्ति. किन्तु अत्र केवलं षष्ठीतत्पुरुषसमासः एव अस्ति इति कथं वक्तुं शक्यते अस्माभिः? इत्युक्ते सूत्राणाम् आधारेण वयम् अवगन्तुं शक्नुमः. इत्युक्ते केन विधिसूत्रेण अस्मिन् पदे समासनिर्माणं भवति. इत्युक्ते एतत् सर्वं वयं इतोपि विस्तरेण तत्पुरुषसमासप्रसङ्गे अवगन्तुं प्रयत्नं कुर्मः. एतावत्पर्यन्तं वयं सामर्थ्यमित्युक्ते किं, समर्थः पदविधिः इति सूत्रस्य अर्थः कः इति वयं दृष्टवन्तः. तत्र समर्थपदविधिः इति सूत्रं यद्यपि परिभाषासूत्रमस्ति, तस्य प्रसक्तिः समासप्रकरणे सर्वत्र दृश्यते. इत्युक्ते पदसम्बन्धिकार्यं यत्र यत्र अस्ति तत्र समर्थपदविधिः इति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति एव. अपि च समर्थपदविधिः इति सूत्रस्य प्रसक्तिः पञ्चसु वृत्तिषु भवति. इत्युक्ते वृत्तिः इत्युक्ते पदसम्बन्धिकार्यमेव, वृत्तिः इत्युक्ते पदसम्बन्धिकार्यम्. अतः समर्थपदविधिः इति सूत्रस्य प्रसक्तिः तत्र पञ्चसु वृत्तिषु भवति. एतावत्पर्यन्तं सामर्थ्यमित्युक्ते किम् इति वयं दृष्टवन्तः. सामर्थ्यं द्विप्रकारकं, व्यपेक्षासामर्थ्यम्, एकार्थीभावसामर्थ्यम् इति प्रकारद्वयम् अस्ति. अतः अद्य वयं करपत्रात् व्यपेक्षासामर्थ्यम् एकार्थीभावसामर्थ्यं तस्मात् आरभ्य पठामः. तदर्थं भवन्तः सर्वे करपत्रं पुरतः स्थापयित्वा सर्वे पश्यन्तु. अत्र ललिता भगिनी, भवत्याः पार्श्वे करपत्रमस्ति वा? करपत्रमस्ति. पठतु. सामर्थ्यं द्विप्रकारकं भवति. सामर्थ्यं द्विप्रकारकं द्विप्रकारकं भवति. व्यपेक्षासामर्थ्यम् एकार्थीभावसामर्थ्यं चेति. व्यपेक्षासामर्थ्यं वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते. अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वा परस्परसम्बन्धम् अपि अपेक्षन्ते. वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति, अपि च अन्यैः पदैः सह सम्बन्धमपि दर्शयन्ति. वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः, पदानि निष्कासयितुम् अपि शक्नुमः. प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोऽपि नियमः. एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते. वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति. किञ्चित् वदतु. अहं सामर्थ्यं नास्ति. किञ्चित् मम इत्युक्ते अत्र इङ्ग्लिश् ऐ केन् टेल् इन् इङ्ग्लिश् बट् नाट् इन् सान्स्क्रिट् सो इत्युक्ते अत्र प्रयत्नं करोतु भगिनी. वाक्ये पदानि सामर्थ्यं द्विप्रकारकम्. एकं व्यपेक्षासामर्थ्यं, द्वितीया एकार्थीभावसामर्थ्यं. व्यपेक्षासामर्थ्यं कुत्र दृश्यते? वाक्ये पदानि स्वस्य अर्थं परस्परं सम्बन्धम् अपि भवति. इत्युक्ते वाक्ये पदानां मध्ये व्यपेक्षासामर्थ्यं वर्तते. इत्युक्ते वाक्ये यानि यानि पदानि सन्ति तेषां मध्ये परस्पर अन्वयः भवति. इत्युक्ते वाक्ये पदानि अत्र इतोपि दत्तमस्ति. अर्थात् इत्युक्ते वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वा परस्परं सम्बन्धम् अपि अपेक्षन्ते. एकम् उदाहरणं स्वीकृत्य किञ्चित् वदतु. यदि एकं वाक्यं वदामि, सीतापतिः नगरं गच्छति. सीतायाः पतिः नगरं गच्छति इति एकं वाक्यमस्ति. तत्र व्यपेक्षासामर्थ्यं किञ्चित् विवृणोतु, प्रतिपादयतु. सीतायाः प्रति ऐ डोण्ट् नो, न जाने. कोऽपि प्रयत्नं करोमि वा? अत्र सीतापतिः सीतापतिः नगरं गच्छति इति एकं वाक्यमस्ति. तस्मिन् वाक्ये व्यपेक्षासामर्थ्यम् अस्ति इति वयं जानीमः. व्यपेक्षासामर्थ्यम् इत्युक्ते वाक्ये पदानां मध्ये यः परस्पर अन्वयः अस्ति तदेव व्यपेक्षासामर्थ्यम्. अपि च तत्र तद् प्रतिपादयितुम् इच्छामश्चेत् सीतापतिः इति समस्तपदमस्ति. सीतापतिः इति पदस्य अर्थः, स्वस्य अर्थः भिन्नः, नगरम् इति पदस्य अर्थः भिन्नः, अपि च गच्छति. तत्र क्रियापदं किं? गच्छति इति क्रियापदं. कः गच्छति? नगरं गच्छति. कः गच्छति? सीतापतिः गच्छति. सीतापतिः गच्छति. किमर्थं गच्छति इत्युक्ते तत्र किमर्थम् इति प्रश्नं पृच्छामश्चेत् तत्र नगरं प्राप्तुं गच्छति इति वक्तुं शक्यते. इत्युक्ते अत्र एतेषां त्रयाणां पदानां मध्ये परस्परसम्बन्धः अस्ति, अपि च प्रत्येकं पदं स्वस्य अर्थमपि बोधयति. प्रत्येकं पदं स्वस्य अर्थं बोधयति, अपि च अन्यैः पदैः सह सम्बन्धमपि अस्ति. अपि च वाक्येषु वयं नूतनानि पदानि योजयितुमपि शक्नुमः, पदानि निष्काषयितुमपि शक्नुमः. इत्युक्ते तत्र अत्र सरलमेव, प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोऽपि नियमः. एतादृशं सामर्थ्यमेव व्यपेक्षासामर्थ्यम्. इत्युक्ते अत्र सीतापतिः नगरं गच्छति इत्यस्मिन् वाक्ये स्थितानां पदानां मध्ये अन्वयः अस्ति. यदि वयं प्रश्नान् पृच्छामश्चेत् कः गच्छति, किमर्थं गच्छति, कुत्र गच्छति, एतादृशान् प्रश्नान् पृच्छामश्चेत् तत्र उत्तरं मिलति. इत्युक्ते अस्माकम् आकाङ्क्षा पूरिता भवति. ज्ञातुमिच्छा अस्ति कः गच्छति, कुत्र गच्छति, किमर्थं गच्छति इति प्रश्नान् पृच्छामश्चेत् तेषां उत्तरं मिलति, अपि च अस्माकम् आकाङ्क्षा अपि पूरिता भवति. इत्युक्ते वाक्ये सर्वेषां पदानां मध्ये यः सम्बन्धः अस्ति तत्र तादृशं सामर्थ्यमेव व्यपेक्षासामर्थ्यम्. उत्तमम्. अत्र अग्रे अत्र धन्यवादः. अनन्तरम् अत्र पूर्णिन्द महोदय, भवान् अत्र द्वितीयपरिच्छेदं पठतु. आं भगिनि. यथा रामः ग्रामं गच्छति इति वाक्ये यद्यपि प्रत्येकं पदस्य भिन्नार्थः प्रत्येकं पदं स्वतन्त्रम् अस्ति, तथापि तयोः मध्ये सम्बन्धः अस्ति. रामः इति भिन्नं पदं, ग्रामम् इति भिन्नं पदं, गच्छति इति भिन्नं पदं, वाक्ये तयोः मध्ये सम्बन्धः अस्ति. गच्छति इति क्रियापदं, कः गच्छति, रामः इति कर्ता गच्छति, किं फलं प्राप्तुं रामः गच्छति, गमनक्रियायाः फलं किं, ग्रामं प्राप्तुम् एव रामः गमनक्रियां करोति. अत्र ग्रामम् इति कर्मपदम् अस्ति. अस्मिन् वाक्ये व्यपेक्षासामर्थ्यं वर्तते, यतोहि पदानां मध्ये सम्बन्धः अस्ति. अस्तु, यथा भवती उक्तवती, भवती सीतापतिः नगरं गच्छति इति वाक्यं स्वीकृत्य उक्तवती, अत्र रामः ग्रामं गच्छति इति वाक्यं दीयते. रामः ग्रामं गच्छति इति वाक्ये पदत्रयमस्ति. तत्र रामः ग्रामं गच्छति इति पदानां स्व अर्थम् अस्ति. एवं प्राणां वाक्ये वाक्यस्य अपि अर्थमस्ति. रामः भिन्नपदं, ग्रामं भिन्नपदं, गच्छति इति भिन्नपदं, भिन्नभिन्नपदं स्वीकुर्मः चेत् तस्य भिन्नभिन्न अर्थः भवति. परन्तु वाक्ये पदानि किं रामः ग्राम इति पदसहितसम्बन्धम् अस्ति, गच्छति इति पदसहित अपि सम्बन्धम् अस्ति. तथैव ग्रामम् इति पदस्य गच्छति इति पदसहितसम्बन्धम् अस्ति. किं सम्बन्धम् अस्ति ज्ञातुं वयं भिन्नभिन्नं प्रश्नं कर्तुं शक्यते. गच्छति इति क्रियापदं गृहीत्वा प्रश्नानाम् अनन्तरं यदि उत्तराणि प्राप्यते तत् आकाङ्क्षा पूरिता भवति इति वयं वक्तुं शक्नुमः. अस्मिन् वाक्ये यत्र व्यपेक्षासामर्थ्यं वर्तते, यतोहि पदानां मध्ये सम्बन्धः अस्ति, पदानां मध्ये सम्बन्धः अस्ति यतः व्यपेक्षासामर्थ्यं वर्तते इति वक्तुं शक्यते. व्यपेक्षासामर्थ्यं वाक्ये एव वर्तते. उत्तमं महोदय. इत्युक्ते अत्र परस्पर अन्वयः किञ्चित् भिन्नरीत्या वक्तुमिच्छामश्चेत् परस्पर अन्वयः एव सामर्थ्यम्, अपि च तादृशपरस्परान्वयः वाक्यस्तरे अपि भवितुमर्हति, पदस्तरे अपि भवितुं शक्नोति. अत्र वाक्यस्तरे तादृशं सामर्थ्यम् अस्ति इति कृत्वा तस्य नाम व्यपेक्षासामर्थ्यम्. उत्तमं, तावदेव अत्र तदेव दत्तम् अस्ति. अग्रे अत्र प्रश्न वदतु भगिनी. व्यपेक्षासामर्थ्यम् इति एक समासप्रकारः अस्ति भगिनी न? इत्युक्ते पूर्वं वयं समर्थः पदविधिः इति सूत्रस्य विषये वयं दृष्टवन्तः. सूत्रं किं वदति? पदयोः मध्ये सम्बन्धः अस्ति चेदेव तत्र समासं कर्तुं शक्यते, अथवा पदसम्बन्धिकार्यं कर्तुं शक्नुमः. किन्तु अत्र सामर्थ्यं द्विप्रकारकं. प्रथमप्रकारकसामर्थ्यं व्यपेक्षासामर्थ्यं. तादृशं सामर्थ्यं वाक्यस्तरे एव भवति. इत्युक्ते वाक्ये तत्र प्रत्येकं पदस्य स्वस्य अर्थः अपि अस्ति, अपि च अन्येषां पदानां अन्यैः पदैः सह तस्य सम्बन्धः वर्तते. तादृशं सामर्थ्यमेव व्यपेक्षासामर्थ्यम्. अत्र व्यपेक्षा इति पदमस्ति, वि योगः अपयोगः ईक्ष् धातोः रूपम्. ईक्षते इति वयं लट्लकाररूपं जानीमः एव. वियोगः अपयोगः ईक्ष् योगः, तत्र स्त्रीप्रत्ययः अस्ति, टाप् इति प्रत्ययः. व्यपेक्षासामर्थ्यं वाक्ये पदानां मध्ये दृश्यते इति. इत्युक्ते वाक्ये पदयोः मध्ये यदि परस्परं सामर्थ्यम् अस्ति चेत् समासः भवितुम् अर्हति इति? न, केवलं सामर्थ्यस्य विषये अत्र उक्तमस्ति. सामर्थ्यं द्विप्रकारकं. पदस्तरे एकविधसामर्थ्यमस्ति, वाक्यस्तरे भिन्नप्रकारकसामर्थ्यमस्ति. सामर्थ्यम् इत्युक्ते अत्र परस्पर अन्वयः सम्बन्धः. अनन्तरं भवती एव पठतु एकार्थीभावसामर्थ्यम् इत्युक्ते. एकार्थीभावसामर्थ्यं द्वयोः पदयोः योजनेन नूतनपदस्य निर्माणं भूत्वा यत्र विशिष्टार्थस्य बोधः भवति तत्र एकार्थीभावसामर्थ्यम् अस्ति इति उच्यते. पदानां मेलनेन एकार्थस्य बोधः यत्र भवति तत्र एकार्थीभावसामर्थ्यं भवति. यत्र पदानि स्वस्य प्रधानम् अर्थं त्यक्त्वा अथवा गौणीकृत्य अन्यम् अर्थः बोधयति तत्र एकार्थीभावसामर्थ्यं भवति. यत्र एकार्थीभावसामर्थ्यं वर्तते तत्र नूतनं पदं योजयितुं न शक्नुमः. वृत्तिषु एव एकार्थीभावसामर्थ्यं वर्तते. सर्वाणि भिन्नानि पदानि मिलित्वा एकपदं भवति. वृत्तिषु एव एकार्थीभावसामर्थ्यं भवति इति उक्तं. तर्हि वृत्तिः नाम का इति अग्रे उच्यते. किञ्चित् विवृणोतु. अत्र यदि द्वयोः पदयोः योजनेन एकं नूतन पदं निर्माणम् अस्ति तत्र तत्र एव विशेष अर्थः वयं परिशीलयित्वा तत्र एव एकार्थीभावसामर्थ्यम् इति नाम अस्ति. इत्युक्ते अत्र सीतापतिः इति समस्तपदमस्ति. सीतापतिः इति पदं स्वीकृत्य तत्र एकार्थीभावसामर्थ्यम् अस्ति इति प्रतिपादयतु. आं भगिनि, अत्र यदि सीतापतिः वयम् इति उदाहरणं स्वीकृत्य तदनन्तरं सीता एकं पदं, पतिः एकं पदं, किन्तु अर्थः न तु सीता न तु पतिः, किन्तु अर्थः राम एव. इत्युक्ते राम इति पदं सीतापतिः इति पदे नास्ति, किन्तु तदेव अर्थः अस्ति. तत् एकार्थीभावसामर्थ्यम् उदाहरणमस्ति. उत्तमम्. इत्युक्ते सीतापदस्य अर्थः भिन्नः, पतिः इति शब्दस्य अर्थः भिन्नः, तयोः द्वयोः मेलनेन यत् नूतनं पदम् अस्माभिः निर्मितं सीतापतिः इति पदं, तस्य अर्थः तु भिन्नः. सीतापतिः एकः पुरुषः, सः रामः इति वयं जानीमः. इत्युक्ते तत्र नूतनपदस्य निर्माणस्य अनन्तरं तत् नूतनपदं विशिष्टम् अर्थं बोधयति. तत्र तादृशस्थित्यां किं वदामः, तस्मिन् पदे एकार्थीभावसामर्थ्यम् अस्ति. समासे द्वाभ्यां पदाभ्याम् एकार्थस्य बोधः जायते इति. इत्युक्ते द्वयोः पदयोः मेलनेन नूतनपदं निर्मितं भवति, तस्य अर्थः तु विशिष्टः, भिन्नः अर्थः अस्ति. तदेव वदतु. अथवा अत्र दत्तं गौणीकृत्य अन्यम् अर्थः बोधयति. गौणीकृत्य इत्युक्ते अपगच्छति तु न, किन्तु यत् पदं समासे अस्ति, इत्युक्ते अत्र सीता अपि च पतिः, ते गौणीकृत्य भवति. इत्युक्ते ते न्यूनं भवति. इत्युक्ते अत्र एव दत्तमस्ति, पदानि स्वस्य प्रधानम् अर्थं त्यक्त्वा, त्यक्त्वा इत्युक्ते तेषां स्वस्य अर्थं त्यक्त्वा अथवा गौणीकृत्य अन्यम् अर्थं बोधयति. इत्युक्ते सीतापतिः इत्युक्ते रामः, न तु सीता न तु पतिः, तस्य अर्थः तु भिन्नः. तदर्थमेव अत्र गौणीकृत्य अन्यम् अर्थं बोधयति. तादृशं सामर्थ्यमेव एकार्थीभावसामर्थ्यम् इति वदामः. अपि च एकार्थी यत्र एकार्थीभावसामर्थ्यं वर्तते तत्र नूतनपदं योजयितुं न शक्नुमः इति मुख्यविषयः. एकवारं तत्र समासं कुर्मः चेत् तदनन्तरं नूतनं पदं तत्र योजयितुं न शक्नुमः. तदर्थम् एकम् उदाहरणमपि अग्रे दत्तमस्ति. अग्रिमं वाक्यं पश्यतु. वृत्तिषु एकार्थीभावसामर्थ्यं वर्तते इति मुख्यविषयः. इत्युक्ते वृत्तिषु एकार्थीभावसामर्थ्यं वर्तते. अत्र वृत्तिषु, वृत्तिः इति एकं नूतनं पदं दत्तमस्ति. वृत्तिः इत्युक्ते का इति अस्माभिः ज्ञातव्यम्. अत्र सर्वाणि भिन्नानि पदानि मिलित्वा एकपदं भवति, अपि च तस्य अर्थः भिन्नः. वृत्तिषु एकार्थीभावसामर्थ्यं भवति इति उक्तं, तर्हि वृत्तिः नाम का इति ज्ञातव्यम्. इत्युक्ते आहत्य तत्र पदानि स्वस्य अर्थं विहाय अथवा त्यक्त्वा नूतनार्थं बोधयति चेत् तस्मिन् पदे एकार्थीभावसामर्थ्यम् अस्ति इति वक्तुं शक्यते. अत्र राजपुरुषः इति एकम् उदाहरणं दत्तमस्ति. अत्र का वदति, दर्शना भगिनी भवती पठतु अग्रिमपरिच्छेदम्. नमस्कारः, श्रूयते वा? श्रूयते भगिनी. यथा राज्ञः पुरुषः इत्यस्मात् राजपुरुषः इति समस्तपदं निष्पन्नं भवति. राज्ञः इति पदं राजार्थं बोधयति, तथा पुरुषः इति पदं पुरुषशब्दार्थं बोधयति. किन्तु समासे कृते द्वाभ्यां पदाभ्याम् एकार्थकस्य बोधः जायते. अनेन राजपुरुषः राजसम्बन्धवान् पुरुषः इति विशिष्टः अर्थः प्रकटितः भवति. अनयोः पदयोः परस्परसम्बन्धः अस्ति इति कारणेन एव राजपुरुषः इति समासः भवति. तर्हि अत्र अत्र किं तत् द्वयोः द्वौ पदौ अस्ति स्तः द्वौ पदौ स्तः परन्तु समासे एकं पदं तु अन्यत् अस्ति, राजपुरुषः इति अस्ति, राज्ञपुरुषः इति न. तत्र एकं पदं निष्पन्नम् अभवत्. अहं न कर्तुं वक्तुं शक्नोमि. चिन्ता मास्तु भगिनि, अत्र समस्तपदं किं? राजपुरुषः. समस्तपदं राजपुरुषः. तत्र विग्रहवाक्यं किं भवति? राज्ञः पुरुषः. राज्ञः पुरुषः. अपि च तर्हि वदतु, प्रत्येकं वाक्यं परिशील्य वदतु. राज्ञपुरुषः इत्यस्मात् राजपुरुषः इति समस्तपदं निष्पन्नं भवति. तत्र राज्ञ इति शब्दस्य प्रयोजनं न अभवत् समासे तु राज्ञः इति पदं राजार्थं बोधयति, तथा पुरुष इति पदं पुरुषशब्दार्थं बोधयति. राज्ञः शब्दः इति भिन्नपदं, पुरुष इति भिन्नपदं. समासे एकार्थस्य बोधः जायते, परन्तु शब्द अन्यत् अस्ति. अनयोः पदयोः परस्परसम्बन्धः अस्ति इति कारणेन एव राजपुरुषः इति समासः भवति. सम्बन्धदृष्ट्वा समासः अभवत्. इत्युक्ते अस्मिन् परिच्छेदे राजपुरुषः इति पदं समस्तपदम् इति कथं वक्तुं शक्यते इति अत्र विवरणं दत्तमस्ति. राजपुरुषः इति समस्तपदं, राज्ञः पुरुषः इति तस्य विग्रहवाक्यं भवति, अपि च राज्ञः इति पदं राजार्थं बोधयति, पुरुषः इति पदं पुरुषार्थं बोधयति. किन्तु द्वयोः मेलनेन यत् पदं निष्पन्नं भवति, राजपुरुषः इति पदं भिन्नार्थं बोधयति. इत्युक्ते राजपुरुषः इत्युक्ते राजसम्बन्धवान् एकः पुरुषः इति विशिष्टार्थं प्रतिपादयति. अत्र राज अपि च पुरुषः अनयोः मध्ये परस्परसम्बन्धः अस्ति. अपि च अत्र राजपुरुषः गच्छति इति वाक्यं स्वीकुर्मः चेत् तत्र राजपुरुषः गच्छति इति एकं वाक्यम् अस्ति. तत्र कः गच्छति इति प्रश्नं पृच्छामश्चेत् राजा गच्छति वा, नो चेत् पुरुषः गच्छति वा इति प्रश्नं पृच्छामश्चेत् तत्र पुरुषः गच्छति इति उत्तरं मिलति. इत्युक्ते तस्मिन् वाक्ये क्रियया सह पुरुषः इति पदस्य सम्बन्धः अस्ति. यद्यपि लोके राज्ञः प्राधान्यता वर्तते, किन्तु अस्मिन् सन्दर्भे अस्मिन् वाक्ये पुरुषपदस्य प्राधान्यं वर्तते. इत्युक्ते कस्य पदस्य प्राधान्यम् अस्ति इति तत्र प्राधान्यतायाः विषये चिन्तनं कुर्मः चेत् तत्र क्रियया सह कस्य पदस्य अन्वयः भवति इति द्रष्टव्यम्. अत्र तु राजा न गच्छति, पुरुषः एव गच्छति. इत्युक्ते पुरुषशब्दस्य प्राधान्यं वर्तते, इत्युक्ते उत्तरपदप्राधान्यं वर्तते. क्रियया सह पुरुषशब्दस्य अन्वयः भवति इति कारणतः पुरुषशब्दस्य प्राधान्यम् अस्ति इति कृत्वा अत्र उत्तरपदप्राधान्यं उत्तरपदप्रधानः तत्पुरुषः इति सूत्रम् अत्र कार्यं करोति. तेन राजपुरुषः इत्यस्मिन् पदे तत्पुरुषसमासः अस्ति इति वक्तुं शक्यते. किन्तु समस्तपदे कस्य पदस्य प्राधान्यम् अस्ति इत्यस्मिन् विषये वयम् इतोपि वयम् अग्रे गत्वा विस्तरेण पठिष्यामः. अत्र वृत्तिषु एकार्थीभावसामर्थ्यं वर्तते इति एकं वाक्यमस्ति. तदर्थं वृत्तिः नाम का इति अस्माभिः ज्ञातव्यम्. अत्र विनय शर्मा महोदय, भवान् पठति वा? धन्यवादः भगिनि, धन्यवादः. भगिनि, परार्थ अभिधानः वृत्तिः इति उच्यते. यत्र अनेके शब्दाः एकीभूय विभिन्नम् अर्थं बोधयन्ति तत्र वृत्तिः अस्ति इति उच्यते. वृत्तिः इति एकं कार्यम् अस्ति व्याकरणे. वृत्तिः स्वार्थं विहाय नूतनम् अर्थं बोधयति. यथा पच् धातुतः नृणुल् प्रत्ययः क्रियते चेत् पाचकः इति कृदन्तपदं निष्पन्नं भवति. पच् धातुः पाकक्रियायां क्रियां बोधयति. अधुना पच् धातुतः नृणुल् प्रत्ययं योजयामः चेत् पाचकः इति नूतनः अर्थः निष्पन्नः भवति. पाचकः कर्तारं बोधयति, नाम यः पाकं करोति इति. धातुभ्यः कृत प्रत्ययः क्रियते चेत् कश्चन नूतन अर्थः निष्पन्नः भवति. एतदेव वृत्तेः लक्षणम्. व्याकरणे पञ्च वृत्तयः सन्ति यत्र एकार्थीभावसामर्थ्यं वर्तते. कृदन्ति, तद्धितवृत्ति, एकशेषवृत्तिः, समासवृत्तिः, सनाधिवृत्तिः च इति. यत्र वृत्तिकार्यमस्ति तत्र समर्थः पदविधिः इति सूत्रस्य प्रसक्तिः अस्ति. यतोहि समर्थ्यमस्ति चेत् एव वृत्तिकार्यं भवति. किञ्चित् वदतु महोदय. अहं प्रथमतः यदि अहं समर्थपद्विधि सम्बन्धे किञ्चित् वदामः. स्वस्वामीभावसम्बन्धः यथा भवति तथा वृत्तिकार्यं भवितव्यम्. स्वर्थपदविधि परिभाषासूत्रं सम्पूर्ण अष्टाध्याय्याम् एतादृशकार्यं भवितव्यम्. इदानीं वयं कृदन्त, तद्धित, एकशिशुवृत्ति, समास, सनादि आदि सम्बन्धे कार्यं वदितवान्. अधिकारसूत्रमेव समर्थपदविधिः अस्ति. एतस्य प्रसक्तिः अस्ति सूत्रं स्वयं सम्पूर्णं. मम आकाङ्क्षा केवलम् एकः अस्ति. यथा पदद्वयं आकाङ्क्षा, योग्यता, आसक्ति आदि अस्ति तर्हि सम्बन्धः भवति. सम्बन्धः भवति तर्हि समर्थ्यम् अपेक्षितः. धन्यवादः महोदय. वदतु, वदतु, वदतु, वदतु महोदय. अग्रे इत्युक्ते अन्येषां कृते समीचीनतया उक्तवान् महोदय, धन्यवादः. किन्तु अन्येषां कृते किञ्चित् वदामि. अत्र परार्थाभिधानं वृत्तिः इति एकं निर्वचनं दत्तमस्ति. अत्र पर अर्थस्य अभिधानं, तत्रापि पर अर्थस्य अभिधानम् इति वक्तव्यं भवति. अत्र अभिधानम् इति पदं स्वीकुर्मः चेत् अभि उपसर्गपूर्वकः, धा धातुः ल्युट् प्रत्ययान्तरूपम्. अभिधानम् इत्युक्ते कथनं, परस्य अर्थस्य कथनम् इति एव वृत्तिः. अत्र यत्र अनेके शब्दाः एकीभूय विभिन्नम् अर्थं बोधयति तत्र वृत्तिः इति उच्यते. इत्युक्ते यत्र अनेकानां पदानां योजनं भूत्वा विभिन्नम् अर्थं बोधयति चेत् तदेव वृत्तिः इति वक्तव्यम्. वृत्तिः इत्युक्ते एकं कार्यम् अथवा एकः विधिः, एका विधिः, एकः विधिः, पुंलिङ्गपदमेव इति व्याकरणे अस्ति. वृत्तिः स्वार्थं विहाय नूतनम् अर्थं बोधयति. अत्र पश्यन्तु, स्वार्थं विहाय इत्युक्ते स्वस्य अर्थं विहाय, स्वस्य अर्थं त्यक्त्वा यत्र यत्र वृत्तिः भवति तत्र स्वस्य अर्थं विहाय नूतन अर्थं, यत्पदं निष्पन्नं भवति तस्य नूतनार्थं, नूतनार्थः जायते इति दत्तमस्ति. अपि च अत्र पञ्चवृत्तयः सन्ति इति उक्तमस्ति. पञ्चवृत्तयः के इत्युक्ते कृद्वृत्तिः, तद्धितवृत्तिः, एकशेषवृत्तिः, समासवृत्तिः, सनादिवृत्तिः इति पञ्चवृत्तयः सन्ति. प्रत्येकं वृत्तेः विषये एकम् उदाहरणं स्वीकृत्य किञ्चित् पश्यामः. अत्र प्रथमतया कृद्वृत्तिः, कृद्वृत्तेः कृते अत्र उदाहरणम् अस्मिन् परिच्छेदे दत्तमस्ति. कृद्वृत्तिः इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन यत् पदं निष्पन्नं भवति तस्य नाम कृदन्तपदं. तत् कार्यं कृद्वृत्तिः अथवा तत् सः विधिः कृद्वृत्तिः इति वदामः. उदाहरणार्थं पच् इति धातुः अस्ति. पच् धातुः किं वदति? पच् धातोः अर्थः कः? पाकक्रियां बोधयति. यः पाकं करोति सः पाचकः. पाचकः इति पदं णुवल् प्रत्ययान्तरूपम् अस्ति. धातुः पाकक्रियां बोधयति. पाचकः इति णुवल् प्रत्ययान्तरूपं. पाचकः इति पदं कर्तृपदम् इत्युक्ते कर्तारं बोधयति. अत्र आहत्य पाचकः इति कृदन्तपदस्य अर्थः कः? यः पाकं करोति सः पाचकः. इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन पच् धातुतः णुवल् इति प्रत्ययः कृत् प्रत्ययः एव. कृत् प्रत्ययस्य योजनेन अत्र पाचकः इति नूतनपदं निष्पन्नं भवति. तस्य अर्थः तु भिन्नः. यः पाकं करोति सः पाचकः इति अर्थः. द्वितीयः अस्ति तद्धितवृत्तिः. तद्धितवृत्तेः कृते एकम् उदाहरणं वदामि. दाशरथिः इति पदमस्ति. तत्र तद्धितान्तं पदं दाशरथिः इति. दशरथस्य अपत्यं पुमान् इति. अत्र अण् इति एकः प्रत्ययः अस्ति. अपत्यार्थे अण् इति एकः प्रत्ययः अस्ति. अण् प्रत्ययस्य योजनेन दशरथः इति पदात् दाशरथिः इति पदं निष्पन्नं भवति. तदेव तद्धितवृत्तिः इत्युक्ते तद्धितान्तं पदम् इति वक्तुं शक्यते तत्र. अनन्तरम् एकशेषवृत्तिः इति दत्तमस्ति. तस्य कृते एकम् उदाहरणं वदामि संक्षेपेण. तत्र माता च पिता च इति वदामश्चेत् मातापितरौ इति पदं निष्पन्नं भवति. तत्र द्वन्द्वसमासः अस्ति. किन्तु द्वन्द्वसमासस्य कृते एकः अपवादः अस्ति. एकशेषवृत्तिः इति वदामः. माता च पिता च मातापितरौ भवति अथवा केवलं पितरौ अपि भवति. इत्युक्ते तत्र पितरौ इति वदामश्चेत् तत्र एकशेषवृत्तिः अभवत् इति अवगन्तव्यम् अस्माभिः. पितरौ इति कथनेन तत्र केवलं पितरौ इति कथनेन तत्र माता इति पदमपि तस्मिन् अन्तर्भूतः. पृथक्तया न श्रूयते चेदपि केवलं पितरौ इति वदनेन तत्र माता च पिता च इति अर्थः स्वीकर्तव्यः. तादृशपदनिर्माणम् अथवा तादृशं कार्यमेव एकशेषवृत्तिः इति वदामः. इत्युक्ते माता च पिता च पितरौ. यथा वयं द्विवचने रूपं कथं वदामः, रामौ कृष्णौ, द्विवचनरूपाणि रामः च रामः च इति वदामश्चेत् रामौ इति भवति, कृष्णः च कृष्णः च इति वदामश्चेत् कृष्णौ इति भवति द्विवचनरूपं. तादृशरीत्या एव अत्रापि एकशेषवृत्तौ रूपाणि निर्मामः. सः एकः विषयः अस्ति अत्र. अपि च सनादिवृत्तिः, सनादिवृत्तिः इत्युक्ते तत्र द्वादश सनादिप्रत्ययाः सन्ति. सन् प्रत्ययानां योजनेन सनन्तपदं निर्माणं भवति. सनादिप्रत्ययाः के इति पश्यामश्चेत् प्रथमः अस्ति सन् प्रत्ययः, क्यच् प्रत्ययः, काम्यच् प्रत्ययः, क्यङ्ग्, निङ्ग्, णिच्. णिच् वयं जानीमः इत्युक्ते तत्र सन् प्रत्ययस्य योजनेन तत्र कानिचन सनन्तपदानि वयं जानीमः एव. जुगुप्सा, तितिक्षा, चिकित्सा, चिकीर्षा, पिपासा, एतादृशानि पदानि सन्नन्तपदानि. सनाद्यन्ता धातुवृत्त्यां किं भवति इत्युक्ते सन् प्रत्ययस्य अन्ते तिङ्प्रत्ययं योजयामः, तेन जुगुप्सा इति पदात् जुगुप्सते, तितिक्षा इत्यस्मात् तितिक्षते, चिकित्सा इत्यस्मात् चिकित्सति, चिकीर्षति, एतादृशानि पदानि सिद्ध्यन्ति. तदेव सनादिवृत्तिः इत्युक्ते सन् प्रत्ययस्य योजनेन नूतन प्रातिपदिकं निष्पन्नं भवति. तदनन्तरं तिङ्प्रत्ययस्य योजनेन पुनः तिङन्तपदनिर्माणं भवति. तदेव सनादिवृत्तिः इत्युक्ते सनाद्यन्ता धातुवृत्तिः इति वदामः. अपि च अन्तिमः वृत्तिः अस्ति समासवृत्तिः. आहत्य कृद्वृत्तिः, तद्धितवृत्तिः, एकशेषवृत्तिः, समासवृत्तिः, सनाद्यन्ता धातुवृत्तिः इति पञ्चवृत्तयः सन्ति. एतेषु वृत्तिषु सर्वदा समर्थ इत्युक्ते पदसम्बन्धिकार्यम् अस्ति, अपि च नूतनं पदं नूतनार्थं बोधयति इति कृत्वा तत्र सर्वत्र समर्थपदविधिः इति सूत्रस्य प्रसक्तिः अस्ति. समर्थपदविधिः किमर्थम् इत्युक्ते तत्र पदसम्बन्धिकार्यं भवति, सामर्थ्यमस्ति चेदेव कार्यं भवति, नो चेत् न इति. उदाहरणार्थम् अत्र सनादिवृत्तेः कृते एकम् अन्यत् उदाहरणं वदामि. णिच् प्रत्ययं वयं जानीमः, तत्र करोति इति साधारणलट्रूपं, कारयति इति निजन्तरूपं, निजन्तपदमस्ति. तत्र रामः कार्यं करोति इति साधारणवाक्यम्. अन्यत् वाक्यं पिता रामेण कार्यं कारयति इति वाक्यमस्ति. इत्युक्ते द्वितीये वाक्ये पिता रामं कार्यं कर्तुं प्रेरयति. इत्युक्ते तत्र प्रेरणार्थे णिच् इति वदामः तत्र. तस्मिन् पिता रामेण कार्यं कारयति इत्यस्मिन् वाक्ये तत्र रामः प्रयोज्यकर्ता, पिता प्रयोजककर्ता. निजन्तवाक्येषु कर्तृपदद्वयं भवति. तत्र करोति इति पदस्य अर्थः भिन्नः, कारयति इति पदस्य अर्थः भिन्नः. इत्युक्ते णिच् प्रत्ययस्य योजनेन कारयति इति पदं निर्मितं भवति, तस्य अर्थः तु भिन्नः. एतादृशरीत्या अत्र पञ्चसु वृत्तिषु केवलं परस्पर अन्वयः अथवा सामर्थ्यम् अस्ति चेदेव पदसम्बन्धिकार्यं भवति, सामर्थ्यं भवेदेव इति समर्थः पदविधिः सूत्रं वदति. तदर्थमेव यद्यपि एतत् सूत्रं परिभाषासूत्रं, तथापि तस्य प्रसक्तिः बहुत्र दृश्यते. इत्युक्ते अष्टाध्यायं समासप्रकरणे, न केवलं समासप्रकरणे, अन्येषु स्थलेषु अपि यत्र यत्र पदसम्बन्धिकार्यम् अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति इति अत्र अवगन्तव्यम्. उत्तमम्. अनन्तरम् अरुणा भगिनी वदतु अग्रिमपरिच्छेदं. वृत्तीनां प्रसङ्गे उच्यते यत् सविशेषणानां वृत्तिः न. वृत्तस्य विशेषणं योगः न. अर्थात् विशेषणानां वृत्तिः न भवति. यदा हि वृत्तिः निष्पन्ना भवति तदा नूतनविशेषणस्य योजनं कर्तुं न शक्यते. यथा राजपुरुषः इति समासः क्रियते चेत् तदनन्तरं वृद्धस्य इति पदं योजयितुं न शक्नुमः. किमर्थम् इति चेत् वृद्धस्य इति पदं राज्ञः इति पदस्य विशेषणमस्ति. यदि वृद्धराजपुरुषः इति समासः क्रियते तर्हि किं भवति? वृद्धस्य इति पदस्य योजनेन प्रश्नः उदेति, अत्र राजा वृद्धः वा नो चेत् पुरुषः वृद्धः वा इति. अनेन कारणेन एव एकवारं यदा समासः क्रियते तदानीं नूतनविशेषणं योजयितुं न शक्यते. अत्र नियमः अस्ति यत् सविशेषणानां वृत्तिः न भवति इति. अतः एव वृद्धराजपुरुषः इति समासः न भवति. प्रयत्नं करोमि भगिनि. वृत्तीनां प्रसङ्गे अनन्तरं सविशेषणानां योजनं न कर्तव्यम् इति वदति. किमर्थं? वृत्तिनिष्पन्ना भवति यदा तदा नूतनविशेषणस्य योजनं कर्तुं न शक्यते. उदाहरणं राजपुरुषः इति समासपदं, तदनन्तरं वृद्धस्य राजपुरुषः इति योजयित्वा पदं न कर्तुं शक्नुमः. किमर्थमिति चेत् वृद्धस्य पदं सम्बन्धः इति प्रश्न आकाङ्क्षते. राजः युद्धः वा पुरुषः वा वृद्धः इति कर्तुं न शक् निर्णयं कर्तुं न शक्नुमः, अन्वयकर्तुं न शक्नुमः. अनेन कारणे एव एकवारं यदा समासः क्रियते तदानीं नूतनविशेषणं योजयितुं न शक्यते. तदर्थं नियमः अस्ति सविशेषाणां वृत्तिः न भवति इति. अत एव वृद्धराजपुरुषः इति सम्भासः न भवति. उत्तमम्. इत्युक्ते अत्र सविशेषणानां वृत्तिः न भवति इति विषयः. अत्र सविशेषणम् इत्युक्ते विशेषणेन सह इति वक्तुं शक्यते. अत्र वृद्धराजपुरुषः इति पदं न सिद्ध्यति. इत्युक्ते वृद्धराजपुरुषः इति वदामश्चेत् राजा वृद्धः वा नो चेत् पुरुषः वृद्धः वा इति प्रश्नः उदेति. इत्युक्ते एकवारं वृत्तेः कार्यं भवति तदनन्तरं विशेषणस्य योजनं कर्तुं न शक्यते. नूतनविशेषणपदस्य योजनं कर्तुं न शक्यते इति अत्र नियमः अस्ति. इत्युक्ते भिन्नम् उदाहरणं स्वीकृत्य परिशीलयामश्चेत् तत्र उत्तमसुन्दरबालकः इति भवति वा? उत्तमसुन्दरबालकः अत्र कर्तुं शक्यते भगिनि. बालकः एव पदमस्ति विशेष्यम्. उत्तमं सुन्दरं बालं विशेषणम् अपि कर्तुं शक्यते. अत्र सुन्दरबालकः इति वदामश्चेत् सुन्दरः बालकः इति विग्रहः भवति. किन्तु अत्र विशेषणद्वयं योजयितुं शक्यते वा? आं भगिनि. कीदृशं बालः सुन्दरं बालः, कीदृशं सुन्दरम् उत्तमं सुन्दरम् इति अन्वय परस्पर अन्वय अस्ति. अन्ये किं चिन्तयन्ति? अत्र कर्तुं शक्नुमः सर्वं. बालकविषये एव बालकस्य एव सर्वे विशेषणपदानि सन्ति. तर्हि भिन्नभिन्नविशेषणम् एकस्मिन् बालके स्थातुं शक्नोति. इत्युक्ते एतादृशम् उदाहरणं वृद्धराजपुरुषः इति कर्तुं न शक्यते. तादृशम् उदाहरणम् अन्यत् उदाहरणं वदन्तु, कोऽपि केऽपि वदन्तु. अहं वदामि भगिनि, प्रसिद्धः सीतापतिः, प्रसिद्धः सीतापतिः, तत् सम्यक् अस्ति वा न अस्ति? तत्र किं भवति प्रसिद्धसीतापतिः? कः प्रसिद्धः? सीतापतिः प्रसिद्धः. सीतापति इति रामः. कुत्र स्मः भगिनि, कुत्र स्मः? अत्र भगिनी अरुणा भगिनी पठितवती सविशेषणानां वृत्तिः न भवति इति चिन्तनं, तस्य चिन्तनं कुर्मः. इत्युक्ते आहत्य अत्र किं दत्तमस्ति, सविशेषणानां वृत्तिः न भवति. कृपया म्यूट् कुर्वन्तु. एका भगिनी वदन्ती अस्ति. अस्तु, अत्र अस्मिन् परिच्छेदे इतोपि किं दत्तमस्ति, यदि वयं वृद्धराजपुरुषः इति वदामश्चेत् तत्र असमर्थसमासः भवति, न तु समर्थसमासः इति अत्र अवगन्तव्यम्. अपि च अत्र तत्र पुरुषद्वयम् अस्ति, तदर्थं वयं योजयितुं विशेषणं योजयितुं न शक्नुमः. समस्या क्लेशः भवति अवगमने. किन्तु उत्तमर सुन्दर उत्तम बालकः वदामश्चेत् बालके एव यदि कृष्णः इति कृष्ण अवतारम् इति अवगच्छामः, तर्हि स सुन्दरः अपि अस्ति, उत्तमः अपि अस्ति, तर्हि विशेषणद्वयं विशेषण शतविशेषणानि अपि तस्मिन् योजयितुं शक्नुमः. अस्तु, इत्युक्ते तत्र केवलम् एकः एव पुरुषः अस्ति इति कृत्वा तत्र विशेषणद्वयं योजयितुं शक्यते इति भवतः चिन्तनम्. अस्तु, अनन्तरम् अग्रे अत्र समाससम्बद्धसूत्राणि दत्तानि. एतावत्पर्यन्तं वृत्तिः का इति वयं दृष्टवन्तः. वृत्तेः विषये केचन नियमाः स्मर्तव्याः, इत्युक्ते सविशेषणानां वृत्तिः न भवति, अपि च पञ्चवृत्तयः सन्ति इति वयं दृष्टवन्तः. वृत्तिः इत्युक्ते केवलम् एकं पदसम्बन्धीकार्यम् इति वयं दृष्टवन्तः. तदर्थम् अत्र समाससम्बद्ध अधिकारसूत्राणि स्थापितानि. जगन्नाथ महोदय, भवान् एव पठतु. भगिनि क्षम्यतां भगिनि, किञ्चित् स्पष्टीकरोतु भगिनि. अत्र सविशेषणानां वृत्तिः न भवति इत्युक्ते यदि विशेषण द्वयो द्विविशेषणे अस्ति चेत् सविशेषणानां वृत्ति न भवति इति भगिनि. इत्युक्ते यदा यदि एकम् अस्ति चेत् भवति इति. इत्युक्ते एतावता अत्र यदि एकवारं वृत्तिः निष्पन्ना भवति तदा नूतनविशेषणस्य योजनं न कर्तुं न शक्यते. यथा एकवारं राजपुरुषः इति समस्तपदं निर्माणं भवति चेत् समस्तपदनिर्माणस्य अनन्तरं वृद्ध इति नूतनविशेषणं योजयितुं न शक्यते इति अत्र दत्तमस्ति. अस्तु, धन्यवादः. अत्र अन्यानि उदाहरणानि स्वीकृत्यापि चिन्तनीयं भवति. श्वः विद्याभगिनीं पृच्छामः. अत्र जगन्नाथ महोदय पठतु. समाससम्बद्ध अधिकारसूत्राणि. समासप्रकरण आदौ पीठिकारूपेण त्रीणि अधिकारसूत्राणि सन्ति. समर्थपदविधिः, द्वितीय अध्याये प्रथमपादे प्रथमसूत्रम् इति एक परिभाषासूत्रम् अपि अस्ति. अस्य प्रसक्तिः समासप्रकरणे सर्वत्र भवति. समर्थपदविधिः स्वमन्त्रिते स्वामन्त्रिते पदाङ्गवत् स्वरे इति द्वितीय अध्याये प्रथमपादे द्वितीयसूत्रं. प्राक्कडारात् समासः इति तृतीयसूत्रं. सह सुपा इति चतुर्थसूत्रं चेति एतैः सूत्रैः एव सुबन्तं पदं सुबन्तेन सह समस्यते. तस्य सामान्यसमाससंज्ञा च भवति. एतेषां विवरणम् अग्रे दीयते. अत्र एतेषु चतुर्षु सूत्रेषु तत्र अधिकारसूत्राणि कानि? त्रीणि अधिकारसूत्राणि. कानि कानि कानि? समर्थपदविधिः सुवामन्त्रिते पराङ्गवत् स्वरे प्राक्कडारात् समासः इति त्रीणि. न न, अत्र समर्थपदविधिः इति परिभाषासूत्रम्. इत्युक्ते वयं पूर्वमेव दृष्टवन्तः अत्र सूत्राणि षट् प्रकारकाणि. तेषु परिभाषासूत्रमेकम् अस्ति, अपि च अधिकारसूत्रं. समर्थपदविधिः इति परिभाषासूत्रमेव, किन्तु अधिकारसूत्रम् इव कार्यं करोति. इत्युक्ते तादृश तत्र बहुषु स्थलेषु तस्य प्रसक्तिः भवति. तदर्थमेव यद्यपि परिभाषासूत्रं अधिकारसूत्रम् इव अस्ति. अपि च सुभामन्त्रिते पराङ्गवत् प्राक्कडारा समासः सह सुपा एतानि त्रीणि सूत्राणि अधिकारसूत्राणि. अत्र अग्रिमं वाक्यं पश्यतु. एतैः सूत्रैः एव सुबन्तपदं सुबन्तेन सह समस्यते. इत्युक्ते एतैः चतुर्भिः सूत्रैः एव समाससंज्ञा विधीयते. सुबन्तपदम् अत्र सुबन्तपदं सुबन्तपदेन सह समस्यते चेत् समस्तपदनिर्माणं भवति. इत्युक्ते अत्र एतैः चतुर्भिः सूत्रैः किं भवति इत्युक्ते सामान्यसमाससंज्ञा भवति. अस्य अर्थः कः? वेदेषु यदपि भवति तद् अत्र एतेषां कार्यं तत्र न भवति इति चिन्तयामि. तत्र वेदेषु केचित् स्थलेषु तथा न महोदय, तथा न. अत्र कोऽपि वदति वा एतैः चतुर्भिः सूत्रैः समाससंज्ञा विधीयते किन्तु सामान्यसमाससंज्ञा भवति इति वाक्यमस्ति. तत्र तस्य को अर्थः? तत्पुरुष बहुव्रीहि द्वन्द्वसमास इति न केवलं सामान्यसमासः एव एतानि सूत्रेण भवति इति. इत्युक्ते अग्रे गत्वा तत्पुरुषाधिकारः बहुव्रीहि अधिकारः तादृशानि अधिकारसूत्राणि आयान्ति. अत्र केवलं एतैः चतुर्भिः सूत्रैः तत्र सामान्यसमाससंज्ञा विधीयते. अग्रे बालसुब्रह्मण्य महोदय भवान् पठतु. समर्थः पदविधिः महोदय. समर्थः पदविधिः पदसम्बन्धि यः विधिः सः समर्थ. भगिनी समर्थानां न तस्मात् पूर्वम् एकं लघु परिच्छेदः अस्ति महोदय. समर्थानां क्षम्यतां समर्थानां सुबन्तानामेव समासः भवति इति पूर्वमेव उक्तम्. अत्र परिभाषासूत्रमस्ति समर्थः पदविधिः इति. पूर्वमेव अहं पठितवन्तः समर्थानां सुबन्तानामेव समास अस्य योग्याः सन्ति. अत्र परिभाषासूत्रं समर्थः पदविधिः इति. अन्यानि सूत्राणि सर्वे अधिकारसूत्राणि. इत्युक्ते पदसम्बद्धं कार्यं समर्थपदानां मध्ये येषाम् आश्रये एव भवति, न तु असमर्थपदानां मध्ये. अत्र सामर्थ्यम् इत्युक्ते सम्बन्धः अथवा अन्वयः. समर्थपदविधिः पुनः एकवारं पठतु इदं सूत्रम्. समर्थपदविधिः पदसम्बन्धि यः विधिः सः समर्थ आश्रितो भवेत्. समर्थानां पदानां सम्बन्धार्थानां विधिः इति ज्ञातव्यम्. पदसम्बद्धकार्यं समर्थपदानाम् आश्रये एव भवति, न तु असमर्थपदानाम्. एतत् परिभाषासूत्रमस्ति. यद्यपि एतत् परिभाषासूत्रमस्ति तथापि एतस्य प्रसक्तिः सर्वत्र भवति यत्र पदसम्बन्धी विधिः अस्ति. समर्थः प्रथमान्तं, पदविधिः प्रथमान्तं, द्विपदमिदं सूत्रं. पदस्य विधिः पदविधिः षष्ठी तत्पुरुषः, सूत्रं स्वयं सम्पूर्णम्. पूर्वं पठितवन्तः समर्थपदविधिः पदसम्बन्धः यः विधिः सः समस्त आसतः भवेत्, सामर्थ्यं भवति. समर्थानां पदानां सम्बन्धार्थानां विधिः इति ज्ञातव्यं. सो समर्थानां पदानां सम्बन्ध अर्थानां विधिः अस्ति इति ज्ञातव्यम्. पदसम्बन्धकार्यं समर्थपदानाम् आश्रये एव भवति. पदसम्बन्ध कार्यं समासं कर्तुं मुख्यम् आवश्यम् इति ज्ञातव्यम्. असमर्थपदानां समासं न भवितुं शक्यते. एतत् सूत्रं समर्थः पदविधिः इति परिभाषासूत्रं. यद्यपि परिभाषासूत्रम् अधिकारसूत्रम् इव सर्वत्र तस्य प्रसक्तिः सर्वदा अस्ति. पदसम्बद्धसूत्रेण सह प्रसक्तिः अस्ति. इत्युक्ते अधिकारसूत्रमिव कार्यं करोति किल महोदय? आं महोदय, आम्. समर्थः प्रथमार्थं इदं स्वयं सम्पूर्णसूत्रम्. स्वयं सम्पूर्णमित्युक्ते किं? किमपि अनुवृत्ति विना स्वयमेव सम्पूर्णं भवति. इत्युक्ते किमपि अन्यत् पदस्य अनुवृत्तेः आवश्यकता नास्ति. उत्तमं, तावदेव. पुष्पा भगिनी द्वितीयं सूत्रं पठतु, सुभामन्त्रिते पराङ्गवत् स्वरे. पुष्पा भगिनी अस्ति वा? अस्मि भगिनि, एकनिमिष. एकनिमिष भगिनि, म्यूट् अस्मि सर्वे समये. अस्तु, सुभामन्त्रिते पराङ्गवत् स्वरे. एतत् सूत्रं समासे स्वरस्य विषये उच्यते. एतत् सूत्रं समासे स्वरस्य विषये सूच्यते. स्वरोच्चारणविषयः अध्यत्वे वेदे एव दृश्यते, न तु लोके इति कृत्वा इतोपि विवरणं न दीयते. तत्तु एतत्तु वेदे एव दृश्यते. सुभामन्त्रिते पराङ्गवत् इत्येव स्वरे इत्यनेन तत्तु तद् सूत्रं समासे स्वरस्य विषयं उक्तं तत्तु स्वरोच्चारण विषयः अद्यत्वे इति अति अधि अत्वे न अधि अद्य अद्य अद्य इति वयं जानीमः अद्यत्वे इत्युक्ते इदानीन्तनकाले ओ इदानीन्तनकाले अस्तु अस्तु न न सम्यक् अद्य अद्य श्वः ह्यः वयं जानीमः तत् जानीमः परन्तु अत्र किम् इति वदतु तत् तदैव तद् तद् कारणात् वेदे एव दृष्टं तथैव एतद् विवरणं न दीयते अत्र इत्युक्ते आहत्य एतत् सूत्रं समस्तपदस्य स्वरोच्चारणविषयं वदति स्वरोच्चारणम् अस्य सूत्रस्य प्रसक्तिः केवलं वेदे एव न तु लोके अत्र वयं पदविच्छेदं कुर्मः चेत् सुप् योगः आमन्त्रिते योगः पर अङ्गवत्स्वरे दत्तमस्ति योगः आमन्त्रिते योगः पराङ्गवत् योगः स्वरे इति पदं इदानीन्तनकाले स्वरचिन्तनं नास्ति इति कृत्वा अस्य सूत्रस्य विषये बहु किमपि न दत्तमस्ति अस्मिन् करपत्रे वयं न उपयुक्तं न कर्तुं शक्नुमः तथैव इत्युक्ते अस्य सूत्रस्य विषये बहु किमपि न दत्तं न दत्तं परन्तु किं रीज़न् ऐ मीन् कारणं किं तत्र तर्कः कः इत्युक्ते वयं न उपयुक्तं न कुर्मः तथैव स्वरचिन्तनं स्वरस्य चिन्तनम् अधिकं न कुर्मः अग्रे पठतु समाससंज्ञा विधीयते प्राक्कडारात् समासः इति सूत्रेण प्राक्कडारात् समासः एतद् अधिकारसूत्रम् अस्ति अस्मात् सूत्रात् आरभ्य कडाराः कर्मधारये इति सूत्रपर्यन्तं समासाधिकारः भवति तत्तु प्राकडारसमासः टु वन् त्री कडाराः कर्मधारये टु टु थर्टि एय्ट् एतेन सूत्रेण समाससंज्ञा विधीयते अग्रे यत् किमपि विधीयते तस्य नाम समासः अस्ति प्राक् अव्ययपदं कडारात् पञ्चम्यन्तं समासः प्रथमान्तं त्रिपदमिदं सूत्रं स्वयं सम्पूर्णं प्राक् कडारात् समासः मुख्यविषयः कः क आरभ्य कडाराः तादृशं चिन्तनं मास्तु अत्र अत्र प्राक्कडारात् समासः इति अधिकारसूत्रम् अनेन सूत्रेण समाससंज्ञा विधीयते इत्युक्ते एतेन सूत्रेण समाससंज्ञा विधीयते इत्युक्ते इतः परं त्री टु तर्टि एय्ट् इस् 25 इत्युक्ते द्वितीयाध्यायस्य प्रथमपादस्य तृतीयं सूत्रम् इदं सूत्रम् ओ नो मोर् देन् दट् या सोरि द्वितीयाध्यायस्य प्रथमपादस्य तृतीयं सूत्रमस्ति यत् अस्मात् सूत्रात् आरभ्य द्वितीयाध्यायस्य द्वितीयपादस्य अष्टात्रिंशत् सूत्रपर्यन्तम् अस्य सूत्रस्य अधिकारः अस्ति अनेन सूत्रेण समाससंज्ञा विधीयते इत्युक्ते अस्य सूत्रस्य अनन्तरं यत् किमपि विधीयते तस्य नाम एव समासः इति वदामः इत्युक्ते कोऽपि मध्ये मध्ये आगच्छतु। विनयक् शर्मा, किञ्चित् किञ्चित् म्यूट् करोमि। वदतु वदतु। एकवारम् अत्र अग्रे यत् किमपि ते सर्वे सूत्राणि उपयुक्त्वा समासविधि समाससंज्ञा विधीयते। अग्रे यत्किमपि विधीयते तस्य नाम समासः। तत्तु पाकडारा समासः, कडाराः पर्यन्तं, कडाराः कर्मधारये पर्यन्तम् एतद् कोऽपि समाससंज्ञा न कोऽपि समाससंज्ञा अस्ति ते सर्वे विधीयते इति। इत्युक्ते किं वदामः, अस्य सूत्रस्य अनन्तरं यत् कार्यं भवति तत्र सर्वत्र समासः इति संज्ञा विधीयते, अपि च समास सामान्यसमाससंज्ञा एव विधीयते, न तु विशिष्टसमाससंज्ञा। विशिष्टसमाससंज्ञा अन्यैः सूत्रैः सामान्यसमासः इति न वदति, परन्तु सामान्यसमासः एव अनेन सूत्रेण सामान्यसमाससंज्ञा विधीयते। इत्युक्ते समासः इतः परं सर्वेषु सूत्रेषु समासः इति पदम् अनुवृत्तिरूपेण सर्वत्र आयाति। किमर्थमित्युक्ते अधिकारसूत्रमस्ति इति कृत्वा समासः समासः इति पदं सर्वत्र अस्य सूत्रस्य अनन्तरं प्रत्येकस्मिन् सूत्रे दृश्यते। अपि च इदं सूत्रमपि स्वयं सम्पूर्णं पञ्चम्यन्तम् अस्ति कडारात्, तत् सम्यक् न जानामि, विस्मरामि। कडारात् इति पञ्चम्यन्तं पदमस्ति। अस्तु, तस्य विवरणम् इतोपि न दत्तमस्ति अत्र। अग्रे अग्रे अग्रे गच्छेम। अनन्तरं सहसुपा इति सूत्रमस्ति अत्र। का सूर्यकुमारी भगिनी भवती पठतु। हा भगिनि, शृणोति वा भगिनि? श्रूयते श्रूयते, वदतु। ओके, सहसुपा सुबन्तस्य समर्थसुबन्तेन सह समासः भवति। एतत् अधिकारसूत्रम् अस्ति। एतस्य अधिकारः सम्पूर्णसमासप्रकरणे अस्ति। सः अव्ययपदं सुपा तृतीयान्तं द्विपदमिदं सूत्रम्। विवरणं करोमि। सुबन्तस्य समर्थसुबन्तेन सह समासः भवति। सः सुपा इति सूत्रेण सुबन्त समर्थ सुबन्तेन सह एव समासः भवति। एतत् अधिकारसूत्रमस्ति। एतस्य अधिकारः सम्पूर्णसमासप्रकरणे अस्ति। सः द्वि सुबन्तपद समर्थसुबन्तपदमेव पदम् अस्ति सः चेत् एव समासः भवति। सम्पूर्णसमाससूत्रे सूत्रम् अस्ति द्विपदमिदं सूत्रम्। सः अव्ययं सुपा तृतीयान्तं द्विपदमिदं सूत्रम्। इत्युक्ते अत्र अत्र किञ्चित् वदामि। अत्र सुबन्तस्य समर्थसुबन्तपदेन सह समासः भवति इति मुख्यविषयः। इत्युक्ते किमपि सुबन्तपदं समर्थेन सुबन्तपदेन सह समासः भवति। इत्युक्ते अत्र साधारणतया पूर्वं वयम् एकं वाक्यं दृष्टवन्तः, साधारणतया समासः सुबन्तयोः मध्ये एव भवति, न तु तिङन्तयोः मध्ये इति एकं वाक्यम् अस्माभिः पठितं तत्र. किन्तु सः विषयः अनेन सूत्रेण ज्ञायते अस्माभिः. इत्युक्ते तत्र सर्वदा सुबन्तयोः मध्ये, साधारणतया सुबन्तयोः मध्ये एव समासः भवति, किन्तु कुत्रचित् अपवादत्वेन तिङन्तयोः मध्ये अपि समासः भवति. एकं पदमस्ति तत्र खादत मोदत इति एकं समस्तपदमस्ति, खादत मोदत. तत्र द्वयोः तिङन्तयोः मेलनम् अभवत्. तत्र खादत इति मध्यमपुरुष बहुवचनरूपम् अस्ति, खाद् धातोः लोट्लकार मध्यमपुरुषरूपम् अस्ति. मोदत इति अपि तिङन्तपदमेव. द्वयोः तिङन्तयोः मध्ये अपवादत्वेन कुत्रचित् समस्तपदनिर्माणं भवति. तत्र समस्तपदमस्ति खादत मोदत इति आकारान्तपदं सिद्ध्यति. किन्तु बहु विरलतया तादृशं कार्यं भवति. किन्तु अत्र सर्वदा सुबन्तयोः मध्ये एव समस्तपदनिर्माणं भवति इति कथं जानीमः इत्युक्ते एतत् सूत्रं तदेव वदति. सः सुपा इत्युक्ते सुपा इति सुप् इत्युक्ते वयं जानीमः एकविंशति सुप् प्रत्ययाः सन्ति, सु औज समौक्षस् ताभ्यां भिस् नेभ्यां भ्यस् तादृशरीत्या एकविंशति सुप् प्रत्ययाः सन्ति. तेषु अन्यतमः सुप्रत्ययः. अत्र सुप् इत्युक्ते सुबन्तपदेन सह, अग्रे दत्तमस्ति सुबन्तपदम् अन्येन सुबन्तपदेन सह योजनं भूत्वा तत्र समस्तपदनिर्माणं भवति इति अर्थः. भवती वदतु इतोपि. प्रत्ययग्रहणे प्रत्ययग्रहणे पदन्तग्राह्याः परिभाषा इति परिभाषया तदन्तविधिः भवति. अहं इत्युक्ते अत्र एतत्तु परिभाषासूत्रं नास्ति, केवलं परिभाषा एव. प्रत्ययग्रहणे तदन्ताग्राह्याः इति एका परिभाषा अस्ति. इत्युक्ते अनेन परिभाषया किम् अवगन्तुं शक्नुमः इत्युक्ते केवलं न केवलं सुप्रत्ययस्य ग्रहणं, यस्य अन्ते सुप्रत्ययः अस्ति तस्यापि ग्रहणं भवति इति अर्थः. केवलं सुप्रत्ययस्य ग्रहणम् इति न, यस्य अन्ते सुप्रत्ययः अस्ति तस्य ग्रहणम् इति अत्र स्वीकर्तव्यम् अनया परिभाषया. अत्र कथं वदामः, अत्र प्रत्ययग्रहणे तदन्ताः ग्राह्याः इत्यस्य कृते पुनः एकवारं वयं सीतापतिः इति पदं निर्माणसमये, सीता इति सुबन्तपदमस्ति, पतिः इति अपि सुबन्तपदं, तयोः मेलनेन नूतनसुबन्तपदनिर्माणं भवति. सीतापतिः इति समस्तपदनिर्माणं भवति. तस्य पदस्य निर्माणसमये किं भवति, सुबन्तपदस्य मेलनम् अन्यसुबन्तपदेन सह भवति. किन्तु केवलं रामः इति पदं स्वीकुर्मः चेत् तत्र तत्पदं केवलं सुबन्तपदमेव, किन्तु समस्तपदं नास्ति. रामः इति पदं कृदन्तपदं, सुबन्तं नास्ति. क्षम्यताम्, अत्र सुबन्तपदम् अपि च कृदन्तपदं, न तु समस्तपदम्. अत्र अनेन परिभाषया न केवलं प्रत्ययस्य ग्रहणं, यस्य अन्ते सुप्रत्ययः अस्ति तस्यापि ग्रहणम् इति मया पठितम्. इतोपि भवन्तः अवगच्छन्ति चेत् इतोपि विवृणु वदन्तु तस्मिन् अर्थे, प्रत्ययग्रहणे तदन्ताः ग्राह्याः इत्यस्मिन् विषये. अत्र विनय् महोदय भवान् वदतु. अहं केवलम् इत्थं जानामि उचितभावार्थ अहं न वक्तुं शक्नोमि, परन्तु ग्राह्य केवलम् अहं ग्राह्य नियत् प्रत्ययः, अतः ग्राह्यं विशेषणम् अस्ति, परन्तु ग्राह्यं ग्राह्य भवति. अहं केवलं इदं जानामि, अस्तु, परन्तु अर्थः अहं न जानामि. कोऽपि वदति वा इतोपि समीचीनतया अवगच्छन्ति चेत्, केऽपि वदन्ति चेत् सम्यक् भवति इतोपि. समस्तपदं पूर्वपदस्य प्रत्ययग्रहणे क्षमतां महोदय. अत्र इतोपि किञ्चित् वक्तव्यमस्ति. अत्र किं वदामः इत्युक्ते, पूर्वं वयं पठितवन्तः आर्षप्रयोगः अथवा शिष्टप्रयोगः, तादृशप्रयोगाः काव्येषु दृश्यन्ते इति वयं पठितवन्तः. इत्युक्ते तादृशानां शिष्टप्रयोगाणाम् अथवा आर्षप्रयोगाणां समर्थनम् अनेन सूत्रेण कर्तुं शक्यते. इत्युक्ते तेषां समस्तपदानां समर्थनार्थं किमपि विधायकसूत्रं नास्ति इति कृत्वा तत्र, किन्तु तेषां पदानां साधुत्वं समर्थनीयमेव. इत्युक्ते किमर्थमित्युक्ते ते आर्षप्रयोगाः इति कृत्वा, इत्युक्ते ऋषिणा प्रणीतानि इति कृत्वा तेषां समर्थनं कर्तव्यं. तत् कार्यम् अनेन सूत्रेण भवति. इत्युक्ते किमपि सुबन्तपदं समर्थेन सुबन्तपदेन सह समासं कर्तुं शक्यते इति अनेन सूत्रेण तस्य समर्थनं करणीयं. भगिनि वदतु महोदय. I mean, I'll explain in English. It is, what I understood is that just as how we form subandham padam, there is a pratyaya which is added to subpratyaya added to pratipadika, we get the padam subandham. Same way, pratyaya grahane tadanta grahya. So here, supa is a pratyaya. So when we take supa here, we should take the subandham as a whole, not just supa, that pratyaya alone. That's what I think I have understood from this sentence. इत्युक्ते एतावत् साधारणतया प्रातिपदिकात् प्रातिपदिकं स्वीकृत्य, तत्र राम इति प्रातिपदिकं स्वीकृत्य तदनन्तरं सुप्रत्ययं योजयामश्चेत् रामः इति सुबन्तपदनिर्माणं भवति. तत्र तस्मिन् सन्दर्भे केवलं न केवलं सुप्रत्ययस्य ग्रहणम् अत्र इत्युक्ते स्वीकरणं स्वीकर्तव्यं. तत्र कस्य स्वीकरणं, कस्य ग्रहणम् इत्युक्ते, अत्र ग्रहणम् इत्युक्ते कथं स्वीकर्तव्यं, तत्र कार्यं कीदृशकार्यं भवति इत्यस्मिन् अर्थे ग्रहणम् इति पदं दत्तमस्ति. न केवलं सुप्रत्ययस्य ग्रहणं, ग्राब् ग्रहणं मीन्स् ग्राब् इट् होल्ड्. अत्र इतोपि किं दत्तमस्ति, सुबन्तपदम् इत्युक्ते किम् इत्युक्ते यस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम्. तत्रापि सुबन्तम् इति पदं बहुव्रीहिसमासयुक्तं पदम्. यस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम् इत्युक्ते अनेन सूत्रेण किम् अवगम्यते इत्युक्ते सुबन्तयोः मध्ये एव समासः भवति इति एतत् सूत्रं वदति. तदनन्तरम् अत्र केवलसमासः इति लिखितम् अस्ति. अत्र अरविन्दमहोदय भवान् पठतु. केवलसमासः यः समासः विशिष्टसंज्ञा विनिर्मुक्तः सः समासः केवलसमासः इति उच्यते. व्यवहारे सुबन्धस्य समर्थसुबन्धेन सह समासः भवति चेत् तत्र केवलसमासः इति उच्यते. यत्र विशिष्टसमाससंज्ञा त तत्पुरुष द्वन्द अव्ययी वा बहुव्रीही न विधीयते तत्र केवलसमासः इति उच्यते. पूर्वहं दृष्टवान् सामान्यसमासः तदेव केवलसमासः यत्र विशिष्टसमाससंज्ञा नास्ति यथा तत्पुरुषः द्वन्द्वः अव्ययी वा बहुव्रीही एते नास्ति ततोपि समस्तपदं दृश्यते तस्य पदस्य संज्ञः केवलसमासः. इत्युक्ते यत्र विशिष्टसमाससंज्ञा नास्ति अधिकारसूत्रं नास्ति तत्र केवलसमासः भवति. अत्र सहसुपा इत्यनेन केवलसमासः भवति. इत्युक्ते अत्र सुबन्तस्य समर्थसुबन्तेन सह समासः भवति चेत् तत्र विशिष्टविधायकसूत्रं नास्ति चेत् तत्र केवलं केवलसमासः इति वदामः. विशिष्टसमाससंज्ञा केन सूत्रेण विधीयते इत्युक्ते तत्र तत्पुरुष अधिकारे तत्पुरुषसमाससम्बद्धसूत्राणि द्वन्द्वसमासाधिकारे तादृशानि सूत्राणि सन्ति. किन्तु अत्र तु विशिष्टसमाससंज्ञा नास्ति इति कृत्वा अत्र केवलं सहसुपा इति सूत्रेण समस्तपदनिर्माणं भवति. तस्य नाम केवलसमासः. तदर्थम् एकम् उदाहरणं दत्तमस्ति. वदतु, पठतु महोदय. यदा भूतपूर्वः इति समासः तस्य विग्रहः पूर्वं भूतः इति अस्ति. अयं केवलसमासः यतोहि अत्र किमपि विशिष्टसमासविधिदायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं न कर्तुं शक्यते. केवलसमासः सहसुपा इति सामान्यसूत्रेण विधीयते. काव्येषु अथवा शास्त्रेषु बहवः समासाः दृश्यन्ते. एते समासाः शिष्टैः प्रयुक्तः अतः कदाचित् तेषां साधुत्वं साधनीयं भवति. परन्तु तेषां साधुत्वं प्राप्तुं समासविधायकसूत्रं नास्ति येन विशिष्टसमाससंज्ञा कर्तुं शक्यते. अतः एव एतेषां समासानां समर्थानां सहसुपा इति सामान्यसूत्रेण क्रियते. अपि च तेषां नाम केवलसमासः इति. इत्र एकम् उदाहरणं दत्तं. भूतपूर्व इति एकं समस्तपदं. पूर्वं भूतं द्वयोपदयोः समीकृत्य समस्तपदं भूतपूर्व इति अभवत्. विग्रहवाक्यं किम्? भूतं पूर्वं भूतः. पूर्वं भूतः इति विग्रहवाक्यमस्ति. तेन भूतपूर्वः इति पदनिर्माणं भवति. वयं साधारणतया शृणुमः भूतपूर्वप्रधानमन्त्री इति. तत्र भूतपूर्वः इति पदं तत्र तादृशं पदं वयं लोके शृणुमः. अत्र वदतु. प्रतिपादयतु महोदय. यत्र विशिष्टसंज्ञा न दृश्यते विशिष्टसंज्ञा सूत्र विधाय विशिष्टसंज्ञा विधायकसूत्रं न दृश्यते. परन्तु समस्तपदं प्रयुक्तम् इति दृश्यते काव्येषु शास्त्रेषु. ते सहसुपा इति सूत्रेण क्रियते. इत्युक्ते तेषां समर्थनं यत्र यत्र केवलसमासः अस्ति अत्र केवलसमासस्य कृते भूतपूर्वः इति उदाहरणं दत्तमस्ति. पूर्वं भूतः इति विग्रहवाक्यमस्ति. किन्तु अस्मिन् सन्दर्भे विशिष्टसमासविधायकसूत्रं नास्ति इति कारणतः अत्र केवलसमासः अस्ति इति वदामः. किं केवलसमासस्य समर्थनं कथं कुर्मः? सहसुपा इति सामान्यसूत्रेण वयम् अस्य समर्थनं कर्तुं शक्नुमः. तथा एव अस्माभिः पूर्वम् अपि चर्चितं किम् इत्युक्ते शिष्टैः प्रयुक्ताः समासाः केचन सन्ति शिष्टैः प्रयुक्ताः समासाः सन्ति तेषां समर्थनं सहसुपायितसूत्रेण एव तेषां साधुत्वं साधनीयं भवति तेषां समर्थनं कर्तुं शक्नुमः इतोपि वदतु अत्र किम् अस्ति महोदय इतोपि वदतु परन्तु इत्यस्मात् आरभ्य वदतु परन्तु तेषां साधुत्वं प्राप्तुं समासविधायकसूत्रं नास्ति येन विशिष्टसमाससंज्ञा कर्तुं शक्यते अतः एव एतेषां समासानां समर्थानां सहसुपा इति सामान्यसूत्रेण क्रियते अपि च तेषां नाम केवलसमासा इति इत्युक्ते वदतु यत्र विशिष्टा संज्ञा कर्तुं न शक्यते सूत्रेण परन्तु तत्र समस्तपदं दृश्यते सा समस्तपदं केवलं सहसुपा इति सूत्रेण सामान्यसूत्रेण क्रियते इत्युक्ते ईदृशरीत्या शिष्टैः प्रयुक्ताः समासाः कानि केचन सन्ति किन्तु यदि वयं कुर्मः चेत् तादृशरीत्या न करणीयम् इत्युक्ते ईदृशरीत्या समस्तपदनिर्माणं कर्तुं वयं न अर्हामः यदि वयं समस्तपदनिर्माणं कर्तुम् इच्छामः सूत्राणाम् आधारेण एव समासनिर्माणं करणीयम् किन्तु अत्र तदेव अत्र विषयः अस्ति उत्तमम् अनन्तरं महोदय शिष्टैः मीन्स् वाट् शिष्टैः शिष्टजनैः इत्युक्ते आर्षप्रयोगः पूर्वं तत्र ऋषिणा प्रणीतानि काव्यानि सन्ति तेषु एतादृशसमस्तपदानि दृश्यन्ते काव्येषु एतादृशप्रयोगाः दृश्यन्ते तेषां समर्थनं अनेन सूत्रेण क्रियते किन्तु यदि वयं कुर्मः चेत् समस्तपदनिर्माणं सूत्राणाम् आधारेण एव करणीयं न तु तदर्थमेव तेषां नाम अस्ति शिष्टप्रयोगाः अथवा आर्षप्रयोगाः यत्र यत्र विशिष्टसमासविधायकसूत्रं नास्ति तत्र केवलसमासः भवति अनेन सूत्रेण सहसुपा इत्यनेन अधुना इतोपि अस्ति गीताञ्जलि भगिनी भवती पठतु भगिनी एक प्रश्न भगिनी सर्वाणि केवलसमासाः सामान्यसमासाः इति समीचीनं नाम भगिनी इति वदति इत्युक्ते वयं पूर्वं पठितवन्तः एतैः चतुर्भिः सूत्रैः समाससंज्ञा विधीयते अत्र समाससंज्ञा प्राक्कडारात् समासः इत्यनेन विधीयते किन्तु अग्रे गत्वा तत्पुरुषाधिकारः इत्युक्ते विशिष्टसमाससम्बद्धसूत्राणि आयान्ति तदेव अत्र इत्युक्ते प्राक्कडारात् समासः सूत्रतः कडाराः कर्मधारये पर्यन्तं सर्वाणि सूत्राणि केवलसमासविषये एव तदर्थमेव अधिकारसूत्रम् इति वदामः अत्र भवती एव पठतु अग्रे किमस्ति अग्रे एतैः विशिष्ट अधिकारसूत्रैः विशिष्टसमाससंज्ञा विधीयन्ते एतैः सूत्रैः कीदृशसमासविहितः भवति कीदृशेन पदेन सह कस्मिन् अर्थे इत्यादीनां विषयानां विवरणं प्राप्तुं शक्यते अव्ययीभावसमासाधिकारः द्वितीय अध्यायस्य प्रथमभागे पञ्च सूत्रं तः द्वितीय अध्याये प्रथम भागे एकविंशतिसूत्रं पर्यन्तम् इति सूत्रपर्यन्तम् अस्मिन् अधिकारे अव्ययी भावसमासः इति विशिष्टसमाससंज्ञा विधीयते. द्वितीय तत्पुरुषसमासाधिकार इति अपि सर्वाणि द्वितीय अध्याये अस्तु. प्रथमभागे द्विविंशतिसूत्रतः द्वितीयभागे द्विविंशतिसूत्रं पर्यन्तं द्वाविंशतिसूत्रं पर्यन्तम् अस्मिन् अधिकारे तत्पुरुषसमासः इति विशिष्टसमाससंज्ञा विधीयते. तृतीय बहुव्रीहिसमासाधिकार अत्र द्वितीय अध्यायस्य द्वितीयभागे त्रयोविंशतिसूत्रतः अष्टविंशतिः सूत्रं पर्यन्तम् अस्मिन् अधिकारे बहुव्रीहिसमासः इति विशिष्टसमाससंज्ञा विधीयते. अन्तिमं चत्वारि द्वन्द्वसमासाधिकारः द्वितीयाध्यायस्य द्वितीयभागे नवविंशतिः सूत्रम् एकमेव सूत्रमस्ति अस्मिन् अधिकारे द्वन्द्वसमासः इति विशिष्टसमाससंज्ञा विधीयते. अत्र चत्वारि समासप्रकरणानि इति समीचीनं दत्तानि इत्युक्ते समासप्रकरणम् इत्युक्ते यत्र यत्र समानकार्याणि भवन्ति तस्य नाम प्रकरणं. किन्तु अत्र समाससम्बद्धविशिष्ट अधिकारसूत्राणि दत्तानि. चत्वारि विशिष्ट समास अधिकारसूत्राणि दत्तानि. ते केवलसमास नास्ति. ते अव्ययीभाव तत्पुरुषसमास बहुव्रीहिसमास अपि च द्वन्द्वसमासाधिकारः ते सर्वे अधिकारसूत्राणि. अत्र उपरि परिच्छेदं पश्यामश्चेत् कीदृशेन पदेन कस्मिन् अर्धे समासः भवति इति दत्तमस्ति. इत्युक्ते एतैः सूत्रैः कीदृशसमासः विहितः भवति, कीदृशेन पदेन सह कस्मिन् अर्थे भवति, एतत् सर्वम् अत्र अधिकारसूत्रेषु दत्तमस्ति. उदाहरणार्थं तत्पुरुषसमासप्रसङ्गे पञ्चमी तत्पुरुषसमासप्रसङ्गे पञ्चमी भयेन इति एकं सूत्रमस्ति. इत्युक्ते उत्तरपदं भयम् इति पदमस्ति चेत् भयं, भीतिः, भीः एतादृशानि पदानि उत्तरपदानि उत्तरपदम् अस्ति चेत् तत्र पञ्चमी तत्पुरुषसमासः भवति इति तत्पुरुषाधिकारे दत्तमस्ति. इत्युक्ते अव्ययीभावसमासाधिकारे बहूनि सूत्राणि सन्ति, तत्पुरुषाधिकारे अपि बहूनि सन्ति, किन्तु तत्पुरुषाधिकारः बृहान् अधिकारः. इत्युक्ते तस्य तत्पुरुषाधिकारे बहूनि सूत्राणि सन्ति, बृहान् अधिकारः अस्ति, किन्तु द्वन्द्वसमासाधिकारे एकमेव सूत्रमस्ति. अत्र अनन्तरम् अग्रे किञ्चित् द्वन्द्वसमासाधिकारे केवल एकं सूत्रम् अस्ति, किन्तु सर्वे सूत्राणां श्रेष्ठ द्वन्द्व इत्युक्ते अत्र द्वन्द्वसमास अधिकारसूत्रम् अस्ति. तस्मिन् अधिकारे अन्यानि सूत्राणि अपि सन्ति. उदाहरणार्थं राजदन्तादिषु परं द्वन्द्वे घी, अजाद्यदन्तम् अल्पाचितरं, सप्तमी विशेषणे बहुव्रीहौ. इत्युक्ते यदि वयम् अष्टाध्यायीसूत्रपाठं पश्यामश्चेत् तत्र षट्चत्वारिंशत्तमे पुटे तत्र षट्चत्वारिंशत्तमे पुटे तत्पुरुषाधिकारः इति दत्तमस्ति. अग्रिमे पुटे अष्टचत्वारिंशत्तमे पुटे द्वन्द्वसमासः इति दत्तमस्ति. तत्र चार्धे द्वन्द्वः इति एकं सूत्रमस्ति. तदेव एकं सूत्रम् अधिकारसूत्रं, द्वन्द्वसमासस्य अधिकारसूत्रं चार्धे द्वन्द्वः. किन्तु तस्मिन् अधिकारे अन्यानि सूत्राणि सन्ति, उपसर्जनं पूर्वं, राजदन्तादिषु परं, द्वन्द्वे घी, अजाद्यदन्तम्, अल्पाचितरम्, एतानि अन्यानि सूत्राणि सन्ति. किन्तु तेषां कार्यमस्ति उपसर्जनं पूर्वम् इत्युक्ते किम् इत्युक्ते पूर्वपदं किं पदं भवेत्. द्वन्द्वसमासप्रसङ्गे बहूनां पदानां मेलनम् एकस्मिन्नेव समये युगपत् कुर्मः, समस्तपदनिर्माणं कुर्मः. किन्तु तेषां पदानां मध्ये किं पदं पूर्वं भवेत्, किं पदम् उत्तरपदं भवेत् इत्यस्य कृते अस्माकं शङ्कायाः निवारणार्थं तत्र बहूनि सूत्राणि तत्र दत्तानि. तेषाम् आधारेण पूर्वनिपातः कुत्र भवति इत्युक्ते पूर्वपदस्य पूर्वप्रयोगः कुत्र भवति, परनिपातः कुत्र भवति इति एतेषां सूत्राणाम् आधारेण वयम् अवगन्तुं शक्नुमः. अत्र एतावत् अत्र अग्रिमपरिच्छेदं पठतु भगिनि, भवती एव पठतु, समापयामः. एकवारं समासस्य विशिष्टसंज्ञा विहिता चेत् तत् पश्चात् पूर्वनिपात परनिपातप्रकरणे यानि सूत्राणि सन्ति तैः सूत्रैः निर्णीयते कस्य पदस्य पूर्वं परनिपातः भवति इति, पूर्वपरनिपातः भवति इति. एतानि पूर्व परनिपातसूत्राणि द्वितीय अध्यायस्य द्वितीयभागे त्रिंशत् सूत्रम् इत्यस्मात् सूत्रात् आरभ्य द्वितीय अध्याये द्वितीयभागस्य अष्टत्रिंशत् इति सूत्रपर्यन्तं वर्तन्ते. एतेषां पठनम् अग्रे भविष्यति. अस्तु भगिनी, यथा भवती अधुना एव उक्तवती, एते चत्वारि अधिकारसूत्राणि समूहः ते इति इति वदति किं किं पदं पूर्वम् आगच्छति, किं पदं परमागच्छति इति विषये सूत्रं सन्ति, सूत्राणि सन्ति. इत्युक्ते द्वितीयाध्यायस्य द्वितीयपादस्य त्रिंशत्तमं सूत्रमस्ति उपसर्जनं पूर्वम् इति सूत्रात् आरभ्य, इत्युक्ते त्रिंशत् सूत्रात् आरभ्य अष्टात्रिंशत् सूत्रपर्यन्तं तत्र पूर्वनिपात परनिपातप्रकरणम् अस्ति. पूर्वनिपातः इत्युक्ते कस्य पदस्य पूर्वप्रयोगः, कस्य पदस्य परप्रयोगः भवति, उत्तरपदं किं पदं स्यात्, पूर्वपदं किं पदं स्यात् एतत् इत्युक्ते समस्तपदे पदद्वयं वर्तते चेत् तत्र किं पदं पूर्वं भवेत्. उदाहरणार्थं सीतापतिः इति पदं स्वीकुर्मः चेत् तत्र उत्तरपदं किं पदं भवेत्. अत्र समस्तपदं सीतापतिः इति भवति. किमर्थं पतिः पतिसीता न भवति इत्यपि चिन्तनीयम्. इत्युक्ते सीता इति पदमेव पूर्वपदं भवेत् इति वयं जानीमः. कथं जानीमः? तत्र सूत्रस्य आधारेण एव वयम् अवगन्तुं शक्नुमः. इत्युक्ते सर्वदा शङ्का उदेति एव, अस्माकं शङ्कायाः निवारणार्थं तत्र पाणिनिना सूत्राणि दत्तानि. कुत्र? पूर्वपरनिपातप्रकरणे अत्र अष्टसूत्राणि स्थापितानि. किन्तु अत्र सर्वे अष्टसूत्राणि तत्पुरुष एव सर्वे अव्ययी नो द्वन्द्वसमासः चार्धे द्वन्द्वः इत्यस्य अनन्तरं दत्तमस्ति. आं भगिनि, किन्तु द्वन्द्वसमासविषये एव इति सूत्राणि. हा, न केवलं द्वन्द्वसमासप्रसङ्गे, अपि च अन्येषां कृते अपि. ओ अस्तु अस्तु. येषां कृते अपि उपरि अव्ययीभावसमासाधिकारः, तत्पुरुषाधिकारः, बहुव्रीहिसमासाधिकारः, द्वन्द्वसमासाधिकारः इत्युक्ते अत्र चत्वारि सूत्राणि, अधिकारसूत्राणि दत्तानि. इत्युक्ते एतत् सर्वं पठित्वा वयं किम् अवगन्तुं शक्नुमः इत्युक्ते तत्र समासप्रभेदाः केवलं चत्वारः एव. समासप्रभेदाः कति इति पश्यामश्चेत् केवलं चत्वारः प्रभेदाः एव सन्ति. निपातः इति पदं पश्यामश्चेत् नि उपसर्गपूर्वकः, पत् धातुः, घञ् प्रत्ययः अस्ति निपातः. तत्र आहत्य वयम् अग्रे गत्वा केवलम् एतेषां चतुर्णां समासानां प्रसङ्गे एव अध्ययनं कुर्मः. अत्र अन्तिमः विषयः अस्ति विकल्पाधिकारः. अत्र अत्र अरविन्द महोदय, भवान् पठति वा? आं भगिनि. विकल्पाधिकारः विभाषा, एतत् अधिकारसूत्रम् अस्ति. एतस्य सूत्रस्य अधिकारः अपपरि बहिरञ्च वा पञ्चभ्य इति सूत्रात् आरभ्य कटाराः कर्मधारयः इति सूत्रपर्यन्तम् अस्ति. एतत् सूत्रात् समासविधिः विकल्पेन भवति. एषा विभाषा महाविभाषा इति उच्यते. एतैः एतेन सूत्रेण सह विकल्पाधिकारः कृतः सः बहदस्ति. एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति. विभाषा प्रथमान्तम् एकपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णं. विभाषा वदतु. एतत् सूत्रम् अधिकारसूत्रमस्ति. एतस्य सूत्रस्य अधिकारः द्वितीय अध्याय प्रथमपादः द्वादशसूत्र आरभ्य कटारा कर्मधारयः द्वितीय अध्याय द्वितीयपदस्य अष्टत्रिंशत् इति सूत्रपर्यन्तं पूर्वं सूत्रपर्यन्तम् अस्ति. इत्युक्ते एतस्मात् वदतु, अत्र साधारणतया व्याकरणलोके विभाषा इति वदामश्चेत् विकल्पेन इति अर्थः आयाति. इत्युक्ते विभाषा वा अन्यतरस्यां विकल्पेन अथवा शाकल्यस्य मतेन एतेषां पदानाम् अर्थः तु समानः. इत्युक्ते विभाषा इति वदामश्चेत् व्याकरणलोके विकल्पेन समासः भवति. तथा एव अन्यानि पदानि अन्यतरस्यां, यत्र कुत्रापि सूत्रे अन्यतरस्याम् इति पदम् आयाति चेत् तत्र विकल्पेन कार्यं भवति. अथवा वा इति पदं शृणुमः चेत् तत्रापि विकल्पेन कार्यं भवति इति अर्थः. अत्र विभाषा इत्युक्ते वदतु महोदय, किञ्चित् वदतु. विकल्पेन इत्युक्ते कर्तुम् अकर्तुम् इति द्वयोरूपं स्वीकर्तुं शक्नुमः. समासं कर्तुं, समासं न कर्तुम् इति विकल्पेन स्थापितम्. इत्युक्ते अत्र उदाहरणार्थं सीतापतिः गच्छति इति समस्तपदं कृत्वा वदामः. यदि समस्तपदम् अकृत्वा व्यस्तरूपेण व्यस्तप्रयोगं कृत्वा वदामश्चेत् सीतायाः पतिः गच्छति इति अपि साधु. इत्युक्ते कुत्रचित् समासः विकल्पेन भवति. इत्युक्ते पृथक्तया अपि वक्तुं शक्यते अथवा समस्तपदं कृत्वा अपि वक्तुं शक्यते. किन्तु केषुचित् स्थलेषु समासः नित्यः, नित्यरूपेण कर्तव्यः. कुत्र इत्युक्ते अत्र अग्रे तदेव दत्तमस्ति. वदतु महोदय, भवान् वदतु इतोपि. यत्र समासः नित्या तत्र विभाषा इति सूत्रस्य प्रसक्तिः न भवति. विभाषा इत्यस्मात् सूत्रात् एक प्राक् यानि सूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति. अव्ययीभावाधिकारे द्वितीयाध्याय प्रथमपादे पञ्चम इत्यस्मात् सूत्रादारभ्य द्वितीयाध्याये प्रथमपादे दशम इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा इत्यस्य अधिकारः नास्ति, अतः एव तत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति. अग्रे अपि कुत्रचित् समासः नित्यं भवति यत्र विभाषा इत्यस्य सूत्रस्य प्रसक्तिः नास्ति. समासविकल्पेन भवति इत्युक्तं व्यस्तप्रयोगम् अपि कर्तुं शक्यते, समस्तप्रयोगम् अपि कर्तुं शक्यते, परन्तु कुत्रचित् समासविकल्पेन न भवति अपि तु नित्यरूपेण भवति. अग्रे सूत्रस्य पठनावसरे परिशीलयामः कुत्र कुत्र समासः नित्यः भवति. अत्र दत्तं समासप्रकरणे अव्ययभावाधिकारे प्रथमं षष्ठं सूत्रम् अस्ति यत्र विभाषा इति अधिकारसूत्रस्य प्रसक्तिः नास्ति. से सर्वे नित्यं भवति. अत्र पूर्वं पुनः एकवारं पश्येम. अत्र अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रमस्ति. यदि वयं पुस्तकं पश्यामश्चेत् अष्टाध्यायीसूत्रपाठः इति पुस्तकं पश्यामश्चेत् विभाषा इति दत्तमस्ति. कस्मिन् पुटे इत्युक्ते षट्चत्वारिंशत्तमे पुटे अत्र विभाषा इति दत्तमस्ति. तत्र तस्य अनन्तरम् अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रात् आरभ्य अस्य सूत्रस्य प्रसक्तिः अस्ति. कुत्र पर्यन्तं? भडाराः कर्मधारये इति सूत्रपर्यन्तम् इत्युक्ते तस्य अध्यायस्य समाप्तेः पर्यन्तम् इत्युक्ते द्वितीयाध्यायस्य सम्पूर्ण अध्याय अन्तपर्यन्तं नास्ति. कडाराः कर्मधारयपर्यन्तम् इत्युक्ते द्वितीयाध्यायस्य द्वितीयपादपर्यन्तं विभाषासूत्रस्य प्रसक्तिः अस्ति. अपि च इत्युक्ते अनेन सूत्रेण समासविधिः विकल्पेन भवति. इत्युक्ते सीतापतिः गच्छति अथवा सीतायाः पतिः गच्छति तथा पृथक्तया व्यस्तरूपेणापि वक्तुं शक्नुमः, समस्तपदं कृत्वापि वक्तुं शक्नुमः. समासविधिः विकल्पः इति. अपि च एषा विभाषा महाविभाषा इति उच्यते. किमर्थम्? कोऽपि वदति वा किमर्थम् अस्य नाम महाविभाषा? इत्युक्ते अत्र महाविभाषा इति किमर्थम् इत्युक्ते अत्र एव कारणं दत्तमस्ति. एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः अधिकारः बृहत् अस्ति. इत्युक्ते अस्य अधिकारसूत्र अस्य सूत्रस्य अधिकारः बृहत् अस्ति विभाषा इत्यस्य. इत्युक्ते सम्पूर्णप्रथम द्वितीयाध्यायस्य सम्पूर्ण प्रथमपादपर्यन्तम् अपि च द्वितीयपाद अन्तपर्यन्तम् अस्य सूत्रस्य अधिकारः अस्ति इति अत्र दत्तमस्ति. अपि च अत्र इतोपि किं वक्तव्यं? वदतु भगिनि. इत्युक्ते मेजोरिटि समासेस् आर् ऑप्शनल् भगिनि. तत्रापि नियमाः सन्ति. किं? सामान्यतया समासः विकल्पेन भवति, किन्तु कुत्रचित् नित्यरूपेण समासः करणीयः एव. कुत्र नित्यरूपेण समासः भवति नित्यरूपेण इत्युक्ते विभाषा इति सूत्रात् पूर्वं यदि एकवारं पुस्तकं पश्यामश्चेत् अव्ययीभावः इति एकं सूत्रमस्ति. अव्ययीभाव अधिकारसूत्र अधिकारे अन्यानि सूत्राणि सन्ति. तत्र विभाषा इत्यस्य प्रसक्तिः नास्ति. इत्युक्ते अव्ययीभाव सूत्रस्य अधिकारे यानि यानि सूत्राणि सन्ति तत्र षट् सूत्राणि एव, बहूनि न सन्ति. तत्र अव्ययं, विभक्ति, समीपसमृद्धि, वृद्ध्यर्थाभाव, अत्यया, सम्प्रतिशब्दप्रादुर्भाव, पश्चाद्यानुपूर्व्य, यौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति एकं सूत्रमस्ति. तदनन्तरं यथा सादृश्ये यावदवधारणे, एतानि तत्र षट् सूत्राणि सन्ति. तत्र विभाषा इत्यस्य प्रसक्तिः नास्ति, इत्युक्ते तत्र समासः नित्यरूपेण भवति. कथम् इत्युक्ते वयं पूर्वमेव चर्चितवन्तः, उपकृष्णम् इति पदम् एकं समस्तपदं, तस्मिन् अव्ययीभावसमासः अस्ति. तत्र उप इति अव्ययपदमस्ति, किन्तु समीपार्धे उप इति पदं दत्तमस्ति. तत्र सर्वदा नित्यरूपेण एव समासः भवति, इत्युक्ते तत्र कृष्णस्य समीपम् अथवा कृष्णस्य समीपे इति एव वक्तव्यं भवति, न तु कृष्णस्य उप. इत्युक्ते अव्ययीभावसमासाधिकारे तत्र षट् सूत्राणि सन्ति. तत्र विभाषा इति अधिकारसूत्रस्य प्रसक्तिः तत्र नास्ति, इत्युक्ते प्रसक्तिः नास्ति इति कृत्वा तत्र समासः नित्यरूपेण भवति, न तु विकल्पेन इति अवगन्तव्यम्. भगिनि, विकल्पेन विग्रहवाक्यमपि समानमेव, इत्युक्ते विकल्पेन इत्युक्ते विग्रहवाक्यं यत्र यत्र, इतोपि स्पष्टतया अवगन्तुम् इच्छामश्चेत्, यत्र यत्र अस्वपदविग्रहवाक्यमस्ति तत्र समासः नित्यरूपेण भवति, यत्र यत्र स्वपदविग्रहवाक्यमस्ति तत्र समासः विकल्पेन भवति. अव्ययीभावसमासप्रसङ्गे तत्र सर्वदा अस्वपदविग्रहवाक्यं भवति, इत्युक्ते तत्र विग्रहवाक्यं कथं वदामः, उपकृष्णम् इत्युक्ते कृष्णस्य समीपम् इति विग्रहवाक्यं वक्तव्यं भवति. किन्तु समीपम् इति पदं कुत्र, कुतः आगतः इति कारणतः तत्र अव्ययीभावसमासाधिकारे यानि तत्र षट् सूत्राणि सन्ति तत्र विभाषा इति अधिकारसूत्रस्य प्रसक्तिः तत्र नास्ति. अग्रे इतोपि इत्युक्ते साधारणतया विकल्पेन क्रियते, किन्तु यत्र यत्र समासः नित्यः भवति तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, अपि च नित्यरूपेण भवति. इतोपि किमस्ति, विग्रहवाक्यं भिन्नम् अस्ति, विग्रहवाक्यं भिन्नरूपेण भवति, तावदेव अत्र. किन्तु विभाषा इति अधिकारसूत्रमस्ति, अपि च महाविभाषा इति वदामः, इत्युक्ते अस्य अधिकारसूत्रस्य प्रभावः तत्र कडाराः कर्मधारये पर्यन्तम् अस्ति, इत्युक्ते अस्य विभाषासूत्रस्य विकल्पाधिकारः बृहान् बहूनि सूत्र बहूनि समासस्य अधिकारः समासस्य द्वितीयाध्यायस्य द्वितीयपादस्य अन्तपर्यन्तम् अस्य सूत्रस्य अधिकारः वर्तते इति अवगन्तव्यम्. अग्रिमे परिच्छेदे अविग्रहः इत्युक्ते किम्, अस्वपदविग्रहः इत्युक्ते किम्, अस्वपदविग्रहः अस्ति चेत् नित्यसमासः भवति, एतत् सर्वम् अग्रिमपरिच्छेदे दत्तमस्ति. अत्र बहु कालातीतः अभवत्, क्षम्यताम्. वयं सर्वे मिलित्वा अग्रिमे सप्ताहे अत्र इतोपि किं दत्तमस्ति तस्मिन् विषये चर्चयिष्यामः. सर्वेषां धन्यवादः. धन्यवादः भगिनी. धन्यवादाः भगिनी. धन्यवादः.